सर्वेषां गीतासोपानवर्गे स्वागतम्. एतावत्पर्यन्तं वयं क्रियापदानां विषये लट्लकाररूपाणि दृष्टवन्तः. अद्यतन अस्माकं विषयः अस्ति आत्मनेपदीधातूनां रूपाणि. तत्र धातवः द्विविधाः, परस्मैपदिनः धातवः, आत्मनेपदिनः धातवः. गते सप्ताहे वयं कानिचन परस्मैपदिरूपाणि दृष्टवन्तः, यथा शृणोति, शक्नोति, आप्नोति, स्नाति, अश्नाति, वाति, ददाति, अस्ति, बध्नाति, रुणद्धि, दरिद्राति. एतादृशानि पदानि परस्मैपदीरूपाणि, परस्मैपदीधातूनां क्रियापदानि अस्माभिः परिशीलितानि. इत्युक्ते परस्मैपदीधातूनाम् अन्ते ति इति श्रूयते, किन्तु आत्मनेपदिरूपाणाम् अन्ते ते इति श्रूयते, किन्तु तेषाम् अर्थः तु समानः एव. इत्युक्ते अस्ति इति पदात् अन्ते ति अस्ति, किन्तु वर्तते, विद्यते इति वदामश्चेत् तत्र ते इति रूपम् अन्ते अस्ति इति कृत्वा आत्मनेपदी भवति. किन्तु तत्र अर्थः तु समानः, किन्तु धातुः भिन्नः इति. किन्तु अत्र एकं वदामि, आत्मनेपदीधातूनाम् अन्ते ते इति रूपं किमर्थमायाति इति प्रश्नः उदेति. तत्र एकं सूत्रमस्ति, गते सप्ताहे एव अहं पठितवती, तदर्थं वदामि. तस्य नाम अस्ति टित आत्मनेपदानां टेरे इति एकं सूत्रमस्ति. टेरे इति अन्ते अस्ति इति कृत्वा तत्र तत्र इकारस्य स्थाने ये आयाति. तत्र टित आत्मनेपदानां टेरे इति सूत्रेण तत्र अन्ते विद्यते, वर्तते एतादृशानि रूपाणि. इत्युक्ते आत्मनेपदीप्रत्ययानां योजनं भवति तत्र. अपि च आत्मनेपदीधातूनां प्रसङ्गे किञ्चित् इतोपि अवगन्तव्यम् अस्माभिः. उदाहरणं स्वीकृत्य वदामि. गते सप्ताहे लता भगिनी उक्तवती एव, किन्तु पुनःस्मरणार्थं किञ्चित् वदामि. तत्र उदाहरणत्वेन एकः धातुः अस्ति डुपचांश् इति औपदेशिकधातुः. तस्य इत्युक्ते उपदेशावस्थायां तस्य रूपं डुपचांश् इति भवति. तत्र इत् संज्ञकलोपानन्तरं लौकिकधातुः पच् इति भवति. सः अन्नं पचति इति एकं वाक्यं. सः अन्नं पचते इति अपि वाक्यमस्ति. इत्युक्ते तत्र धातुः उभयपदीधातुः अस्ति इति कृत्वा तस्य आत्मनेपदीरूपम् अस्ति, परस्मैपदीरूपम् अपि अस्ति. पचति, पचते. किन्तु यदि यः पुरुषः, एकः पुरुषः स्वस्य कृते भोजनस्य निर्माणं करोति अथवा पाककार्यं करोति, तदा आत्मनेपदीधातोः रूपं प्रयुज्य वाक्यं वक्तव्यम्. यदि अन्येषां कृते पचति चेत्, पाककार्यं करोति चेत्, नो चेत् ओदनं पचति चेत्, भोजननिर्माणं करोति चेत्, तदा परस्मैपदिरूपम् उपयुज्य वक्तव्यं भवति. इत्युक्ते अन्येषां कृते कार्यं करोति चेत् तत्र परस्मैपदिरूपं भवति. तथा एव यदि वयम् उभयपदीधातोः प्रसङ्गे एकं सूत्रमस्ति, स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रमस्ति. तत् सूत्रं किं वदति इत्युक्ते, क्रियायाः फलं कर्तारं प्रति गच्छति चेत् आत्मनेपदीप्रत्ययान् योजयामः. क्रियायाः फलं अन्यं पुरुषं गच्छति चेत् तत्र परस्मैपदीरूपं वक्तव्यम् इति विषयः. इत्युक्ते तत्र तादृश अर्थभेदः अस्ति. इत्युक्ते किन्तु इदानीन्तनकाले तादृशरीत्या वयं सर्वे एतेषां पदानां प्रयोगं कुर्मः वा इति चिन्तयामश्चेत् तत्र उत्तरं तु न एव. इत्युक्ते तत्र तादृश अर्थभेदः अस्ति चेदपि बहवः जनाः तादृशरीत्या आत्मनेपदी क्रियापदानाम् अपि च परस्मैपदिक्रियापदानां प्रयोगं न कुर्वन्तः स्मः वयं, सा एव वास्तविकी स्थितिः. किन्तु अत्र आत्मनेपदिधातूनां प्रसङ्गे वयम् एकां कथां पठामः. तत्सम्बद्धा कथा अस्माकं पुस्तके अस्ति. तत्र आत्मनेपदरूपाणि कथं भवन्ति इत्यस्य अवगमनार्थम् एकां कथां पठेम. किन्तु कथायाः आरम्भात् पूर्वम् अहं किञ्चित् इतोपि वक्तुमिच्छामि. तत् किमित्युक्ते, गते सप्ताहे एव अहं श्रुतवती, अतः वदामि. अज्ञो वदति विष्णाय, ज्ञानी वदति विष्णवे, द्वयोरपि फलं तुल्यं, भावग्राही जनार्दनः. कोऽपि श्रुतवान् अथवा श्रुतवती वा इमं श्लोकम्? लता भगिनी, भवती श्रुतवती वा? One story is there that one Pandita is also praying in a temple to Vishnu, and one ordinary person who doesn't know Sanskrit but just knows Rama Shabda, I think. So he is also praying. The Pandita says Vishnave Namaha, Vishnave Namaha iti. And the Agnani, he thinks because Ramapada is Ramaya in Chaturthi Vibhakti, he thinks Vishnupada is Vishnaya. So he also says Vishnaya Namaha, Vishnaya Namaha. And both will be praying, and after some time the Vishnu God appears in front of the Agnani, whereas the Pandita, he'll be shocked to see that Vishnu has appeared in front of Agnani and not the Pandita. Then he asks, how come you have appeared in front of him while he is telling wrongly that it is Vishnaya Namaha, whereas I am telling correctly Vishnave Namaha. And then Vishnu says, no, I am not bothered about the grammar. I am bothered more about the bhava within your heart. He is praying with such bhakti, not bothering about vyakarana or anything. He is praying wholeheartedly, whereas you were praying, only your lips were saying the prayers, but you were always bothered about the wrong vyakarana that he is telling, and your mind was agitated, and you never prayed to me wholeheartedly. So I appeared in front of the Gnani because that bhava bhakti is more important to me. Is that the story you were also intending to say? Absolutely. Absolutely. धन्यवादः भगिनी, धन्यवादः. आङ्ग्लानुवादार्थं धन्यवादः. किञ्चित् वदामि, भवन्तः सर्वे अवगतवन्तः इति भाति. अत्र श्लोकः अस्ति, अज्ञो वदति विष्णाय, ज्ञानी वदति विष्णवे, द्वयोरपि फलं तुल्यं, भावग्राही जनार्दनः इति एकः श्लोकः अस्ति. इमं श्लोकम् एकः भक्तः वदति. भवन्तः सर्वे श्रुतवन्तः एव श्लोकस्य अर्थं. वयम् अधुना अवगतवन्तः इत्युक्ते अस्मिन् श्लोके विष्णु इति पदस्य चतुर्थी विभक्त्यन्तं रूपं, साधुरूपं तु विष्णवे इति भवति. किमर्थं चेत् उकारान्तपदमस्ति विष्णुः इति, विष्णु इति उकारान्तपदमस्ति, तस्य चतुर्थी रूपं विष्णवे इति भवति. अत्र श्लोकः किं वदति इत्युक्ते, अज्ञः विष्णाय इति वदति. इत्युक्ते यः संस्कृतं सम्यक् न जानाति सः विष्णाय नमः. यत्र कुत्रापि नमः इति पदं योजयित्वा वदामश्चेत् चतुर्थी विभक्तेः प्रयोगः करणीयः. इत्युक्ते यः संस्कृतं सम्यक् न जानाति सः विष्णाय नमः इति वदति. यः ज्ञानी अस्ति इत्युक्ते यः संस्कृतं सम्यक् जानाति सः वदति विष्णवे नमः इति वदति. किन्तु अत्र श्लोके किम् उक्तम् इत्युक्ते, द्वयोः फलं तुल्यम् इत्युक्ते द्वयोः फलं समानं. किमर्थम् इत्युक्ते, जनार्दनः भावग्राही इत्युक्ते परमात्मा सम्यक् अवगन्तुं शक्नोति. सः भक्तः, भक्तस्य मनसि कीदृशभावः अस्ति, सः किं चिन्तयन् अस्ति इति सः परमात्मा अवगन्तुं शक्नोति. एतत् सर्वं सत्यमेव, किन्तु वयं तु भावग्राहिणः न, अस्माकं कृते व्याकरणम् अपेक्षितमेव, अस्माकं कृते व्याकरणस्य अवगमनम् अत्यावश्यकम् इति विषयः. किमर्थम् इमं श्लोकम् उक्तवती इत्युक्ते, गते सप्ताहे तत्र दर्शना भगिनी पृष्टवती, किं पृष्टवती, तत्र शदलु इति धातोः रूपं कथं उच्चारणीयम् इति भगिनी पृष्टवती. तस्मिन् विषये ममापि बहु भ्रमः जायते सर्वदा. तदर्थम् अहं कानिचन ध्वनिमुद्रणानि श्रुतवती. तत्र गते सप्ताहे एकं क्रियापदं वयं दृष्टवन्तः, सीदति इति क्रियापदं वयं दृष्टवन्तः. सीदति इति क्रियापदस्य धातुः तु शद्लु इति वक्तव्यं वा नो चेत् शद्लृ इति वक्तव्यं वा इति भ्रमः जायते एव, सर्वदा उदेति एव. एकः महोदयः उच्चारितवान् यत् अत्र शद्लृ इति उक्तवान्, तदर्थम् अहं चिन्तितवती ओ शद्लृ इति एव वक्तव्यम् इति अहं चिन्तितवती. तदर्थम् अहं तादृशरीत्या एव उच्चारयन्ती आसम्. किन्तु गते सप्ताहे अहं डाक्टर् विश्वासमहोदयेन उक्तं ध्वनिमुद्रणं श्रुतवती, तत्र महोदयः उक्तवान् शद्लु इति वक्तव्यम् इति सः तादृशरीत्या उच्चारितवान्. तदर्थं तत्र इत्युक्ते आहत्य अहं चिन्तितवती शद्लु इति एव वक्तव्यं, ऋकारं तत्र तस्य ऋकारस्य उच्चारणं न मा भवतु इति मम चिन्तनम् अस्ति. एतत् सर्वं किमर्थम् उक्तवती इत्युक्ते, संस्कृतभाषायाम् उच्चारणस्य बहु प्रामुख्यमस्ति, उच्चारणं सम्यक् भवेत् एव. तदर्थम् एकं पदद्वयं स्वीकृत्य अहं किञ्चित् वदामि. सीद् धातोः तत्र शद्लु धातोः प्रसङ्गे एव तत्र एकं पदद्वयमस्ति. इत्युक्ते संस्कृतभाषायाम् उच्चारणस्य महत्त्वं कीदृशं महत्त्वम् अस्ति इति अवगन्तुम् एकम् उदाहरणं वदामि. तत्र पदद्वयम् अस्ति, प्रसादनं प्रसाधनम् इति पदद्वयमस्ति. प्रसादनम् इति पदे अल्पप्राणधकारः अस्ति, प्रसाधनम् इत्यस्मिन् महाप्राणधकारः अस्ति. प्रसादनं तत्र यत्र अल्पप्राणधकारः अस्ति तत्र धातुः तु शद्लु धातुः, इत्युक्ते तत्र धातोः अर्थः तु विसरणाद्यर्थकः, इत्युक्ते तत्र किं वदामः, प्रसादनं प्रसादनम् इत्युक्ते सन्तोषेण अलङ्करणं, सन्तोषेण स्वच्छीकरणम् इति अर्थः अस्ति. किन्तु अन्यत् पदमस्ति प्रसाधनम् इति पदमस्ति, इत्युक्ते पदद्वयमपि ल्युट् प्रत्ययान्तरूपम् एव, इत्युक्ते प्रसाधनम् अपि ल्युडन्तरूपमेव, प्रसाधनम् अपि ल्युडन्तरूपमेव. किन्तु अत्र प्रसाधनम् इत्यस्मिन् पदे भिन्नधातुः अस्ति, तत्र धातुः तु संसिद्ध्यर्थकः, इत्युक्ते संसिद्धिः इत्यस्मिन् अर्थे तत्र साध इति धातुः अस्ति, सः धातुः स्वादिगणीयधातुः. अत्र प्रसाधनम् इत्यस्मिन् पदे साधधातुः स्वादिगणीयधातुः, किन्तु तत्र प्रसादनम् इत्यस्मिन् शद्लु धातुः भुवादिगणीयधातुः, इत्युक्ते तत्र अर्थभेदः अस्ति, गणभेदः अपि अस्ति. आहत्य अहं केशप्रसादनं करोमि इत्युक्ते अहं केशालङ्करणं करोमि इति अर्थः, यत्र अल्पप्राणदकारः अस्ति. किन्तु अहं प्रसाधनेन लिखामि इत्युक्ते प्रसाधनम् इति वदामश्चेत् प्र उपसर्गपूर्वकः साधधातुः ल्युट् प्रत्ययान्तरूपं, तस्य अर्थः तु प्रसाधनम् इत्युक्ते प्रकृष्टं साधनम्, उत्तमं साधनम् इत्युक्ते मम पार्श्वे एकम् उत्तमं साधनम् अस्ति, तेन अहं लेखितुं शक्नोमि, इत्युक्ते मम पार्श्वे उत्तमा लेखनी अस्ति इति वक्तुमिच्छामश्चेत् तत्र मम पार्श्वे प्रकृष्टं साधनम् अस्ति, इत्युक्ते तत्र प्रा इति उपसर्गस्य अर्थः तु प्रकृष्टम् इत्युक्ते उत्तमम् इति अर्थः अस्ति. आहत्य पदद्वयं लुडन्तपदद्वयम् अस्ति, तत्र प्रा इति उपसर्गः अस्ति किन्तु धातुः भिन्नधातुः. तत्र साधनं तत्र साधधातुः अस्ति, साधनं तत्र अल्पप्राणदकारः अस्ति, तत्र शद्लु इति धातुः अस्ति. इत्युक्ते आहत्य किं वक्तुमिच्छामि अहम्, उच्चारणम् अस्माकम् उच्चारणं सम्यक् भवेत्. किमर्थम् इत्युक्ते वयं तु भावग्राहिणः न, जनार्दनः तु भावग्राही एव किन्तु वयं तथा न. तदर्थम् उच्चारणं सम्यक् भवेत्, अपि च व्याकरणज्ञानमपि अपेक्षितं. किन्तु वयं सर्वे अत्र यावत् शक्यं सम्यक् उच्चार्य संस्कृतभाषायाः अवगमनार्थं प्रयत्नं कुर्मः. साधारणतया दोषान् यदा वयं वदामः दोषान् कुर्मः. दोषाः किमर्थं सम्भवन्ति? तत्र त्रीणि कारणानि उक्तानि. अज्ञानात् दोषान् कुर्मः, अनवधानात् दोषान् कुर्मः, अनभ्यासात् इत्युक्ते अभ्यासः अपेक्षितः, ज्ञानम् अपेक्षितम्, अवधानम् अपेक्षितं. तत्र पश्यन्तु अवधानम् अवधानमपेक्षितम्, अभ्यासः अपेक्षितः, ज्ञानम् अपेक्षितम् आरम्भे. तत्र यावत् शक्यं वयं सर्वे मिलित्वा अत्र दोषैः विना संस्कृतभाषां वक्तुं प्रयत्नं कुर्मः. अधुना वयम् अत्र अष्टचत्वारिंशत्तमे पुटे पञ्चदशः पाठः अस्ति, भ्रातृमेलनम् इति कथा अस्ति, तां कथां पठेम अद्य. तत् अतः सर्वे तं पुटं पश्यन्तु. तत्र आरम्भे अत्र दर्शनभगिनी भवती अत्र आरम्भं करोतु, शीर्षकं पठतु. नमस्ते, धन्यवादः. धन्यवादः. नमस्ते भगिनी, वंशी सुधा अस्मि. वंशी सुधा भगिनी, स्वागतं. धन्यवादः गीताञ्जलि भगिनी. तत् श्लोकं भगिनी प्रेषयतु कृपया. प्रेषयामि. भ्रातृमेलनम्. आत्मनेपदीनां धातूनां परिचयः लट्लकारः. एतां च पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः. द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. द्रौपदी अपि विहरन्ति मोदते. तर्हि अत्र आत्मनेपदी अस्ति रमन्ते. रमन्ते धातु अस्ति रमु क्रीडायां. वादिः गणे अस्ति. लट्लकार तु वयं जानीमः. तद् तावदेव वदनीयं खलु. आं भगिनि, अत्र अस्माकम् अत्र पाठस्य शीर्षकं किं? भ्रातृमेलनम्. तत्र भ्रातृमेलनम् इति कीदृशं पदम्? भ्रातृमेलनं समासः. समासः अस्ति. किञ्चित् वदतु. भ्रातृमेलनं तत्र प्रातिपदिकं तु अस्ति. प्रातिपदिकः प्रातिपदिकम् अस्ति भ्रातृमेलन. अपि भ्रातॄणां मेलनम्. अत्र एकवचने भ्रातुः मेलनं. भ्रातॄणामपि साधु एव. वदतु. भ्रातॄणां मेलनं. तर्हि यत्र अत्र कति भ्रातरः सन्ति तत् न ज्ञातुं शक्नुमः. भ्रातॄणां द्वौ अपि शक्यते, अनेके अपि शक्यते. तथा अहं चिन्तयामि. अत्र किं वक्तव्यम् इत्युक्ते भ्रातृमेलनं यथा भवत्या उक्तं समस्तपदमेव यत्र यत्र कुत्रापि समस्तपदनिर्माणं कुर्मः तत्र द्वयोः पदयोः प्रातिपदिकं स्वीकुर्मः अत्र भ्राता शब्दस्य प्रातिपदिकं भ्रातृ इति अस्ति इति कृत्वा तत्र भ्राता ऋकारान्तपदमस्ति इति कृत्वा तत्र भ्रातृ ऋकारान्तपदस्य प्रातिपदिकं यथा भवत्या उक्तं मेलनं तत्र मेलनम् इति मिल् धातोः रूपम् अस्ति ल्युडन्तरूपं द्युदादिगणीयधातुः सङ्गमे इत्यस्मिन् अर्थे मिल् धातुः तत्र मेलनम् इति ल्युडन्तपदमस्ति आहत्य भ्रातुः मेलनम् इत्युक्ते अत्र भीमसेनः भ्रातरं मिलति इत्युक्ते तत्र भ्रातृमेलनम् इति समस्तपदमस्ति अग्रे गत्वा अत्र वदतु भगिनि भगिनी प्रयत्नं करोमि भगिनि भ्रातृमेलनं किञ्चित् समासविषये विवृणोमि भगिनि वदतु कक्षायाम् आयाति तदनन्तरम् अत्र तु भ्रातृमेलनम् एकः समासः अस्ति तस्य विग्रहवाक्यं भ्रातुः मेलनम् इत्युक्ते षष्ठी तत्पुरुष मेलनम् इति अत्र नपुंसकलिङ्गं पदम् अस्ति चेत् पूर्णसमासस्य लिङ्गं नपुंसकलिङ्गम् एव अपि च षष्ठी तत्पुरुष इति अहं भाति भगिनि सम्यक् इतोपि वक्तुम् इच्छति वा इत्युक्ते आहत्य अत्र गीताञ्जलि भगिनी किम् उक्तवती इत्युक्ते अत्र गते सप्ताहे एव वयं पठितवन्तः तदर्थम् उक्तवती सम्यक् भगिनी उत्तमरीत्या उक्तवती Our teams are working to resolve this as quickly as possible. Atra Bhagini? Vadatu Usha Bhagini? Braj dhatu asti truch pratyaya api asti na Bhagini. Atra bhrata iti padam katham agatam. Bhrata iti tatra subanta padam asti. Tatra bhrata iti padam katham agatam aham na drushtavati. Kintu atra bhratru melanam iti asmin atra uttarapadasya bhratru melanam. Atra वदतु भ्रातृ तृच् प्रत्ययः अस्ति न भगिनि भ्रातृ तृच् प्रत्यय अन्तरूपं करेक्ट् उत्तममेव आहत्यत्र उत्तरपदस्य लिङ्गमेव समस्तपदस्य लिङ्गं भवति इति एकः विषयः आहत्यत्र भ्रातृमेलनम् इति शीर्षकम् अस्ति अपि च अत्र आत्मनेपदीधातूनां आत्मनेपदीनां धातूनां परिचयः लट्लकारः इति लिखितम् अस्ति दर्शनभगिनी अत्र चत्वारि पदानि दत्तानि तेषां रूपाणि वदतु आत्मनेपदीनां धातूनां परिचयः लट्लकारः आत्मनेपदीनां तत्र षष्ठी विभक्ति बहुवचन अस्ति उत्तमं प्रथमाविभक्ति रूपाणि वदतु परिचयः लट् लकारः न न अत्र चत्वारि पदानि अत्र चत्वारि पदानि दत्तानि अत्र तु आत्मनेपदीनां धातूनाम् इति षष्ठी बहुवचनरूपं दत्तमस्ति किन्तु तयोः द्वयोः प्रथमान्तं रूपं किम् ओ आत्मनेपदी आत्मने आत्मनेपदी एव आत्मनेपदी धातुः उत्तमं धातुः इत्युक्ते अत्र आत्मनेपदीनां धातूनां परिचयः इति लिखितमस्ति किन्तु प्रथमाविभक्त्यां तयोः रूपाणि रूपं कथं भवति इत्युक्ते आत्मनेपदी इति भवति तत्र अन्ते दीर्घः दीर्घः इत्युक्ते तत्र तत् पदं समस्तपदम् अपि च नकारान्तपदं प्रातिपदिकमस्ति आत्मनेपदिन् किन्तु धातुः इति उकारान्तपुंलिङ्गमस्ति अत्र आत्मनेपदी इति पदं यथा मया उक्तं आत्मनेपदिन् इति नकारान्तपदम् अस्ति. अत्र एतदपि समस्तपदमेव. इत्युक्ते अत्र कीदृशं कार्यं भवति इति पश्यामश्चेत्, साधारणतया समस्तपदनिर्माणसमये तत्र विभक्तिलोपः दृश्यते, किन्तु आत्मनेपदी परस्मैपदी इति पदद्वये विभक्तिलोपः न भवति. सः एकः विशेषः. इत्युक्ते अत्र तत्र किं वदामः, अलुक् समासः इति वदामः. इत्युक्ते तत्र लुक् इत्युक्ते लोपः, द्वयोः सुप्रत्ययोः लोपः भवति समस्तपदनिर्माणप्रसङ्गे. किन्तु अत्र विशिष्टतया कुत्रचित् अपवादाः सन्ति इति कृत्वा आत्मनेपदी इति परस्मैपदी इति पदद्वयम् अपवादः. इत्युक्ते तत्र चतुर्थी विभक्त्यन्तं रूपम् आत्मा इति पदस्य चतुर्थ्यन्तं रूपम् आत्मने तथा एव परस्मै इति अपि चतुर्थ्यन्तं रूपं. तत्र तु विभक्तिलोपः न भवति इति कृत्वा तत्र पदम् आत्मनेपदी इति भवति. धातूनां धातुः एतावता प्रथमाविभक्त्यन्तम् आत्मनेपदी धातुः इति रूपमस्ति. अपि च अत्र परिचयः इति पदमस्ति. तत्र परि इति उपसर्गपूर्वकः परिचितधातुः, अस्माकं परिचितधातुः चीधातुः, चीधातोः रूपमेव परिचयः. चीधातोः रूपाणि भवती स्मरति चेत् किञ्चित् वदतु. अहं न जानामि भगिनि. उषा भगिनी भवती वदतु. चिनोति अस्ति वा भगिनि? उत्तमं. चिनोति चिनुतः चिन्वन्ति. तादृशः ची धातोः रूपमेव. इत्युक्ते अत्र किन्तु परिचयः इत्यस्मिन् पदे तत्र पूर्वम् उपसर्गः अस्ति, परि उपसर्गपूर्वकः ची धातोः. किन्तु तत्र एकः भिन्नप्रत्ययः अस्ति, अहं सम्यक्तया न जानामि. अप् इति प्रत्ययः अस्ति, आहत्य परिचयः अथवा परिचितः. परिचितः इति तत्र क्तान्तरूपम् अस्ति, ची धातुतः क्ताप्रत्ययान्तरूपम्. उत्तमम्. आत्मनेपदीधातूनां परिचयः लट्लकारः तदभवत्. अग्रिमं रक्तवर्णैः लिखितं वाक्यमस्ति, तस्मिन् विषये वदतु. एतां कथाम् उच्चैः पठत अवगच्छत च. तर्हि एतां कथां स्त्रीलिङ्ग् अस्ति, किं वदनीयम् इति अहं न जानामि भगिनि. किम् अत्र पदस्य रूपं किं, पदस्य रूपं किं वदतु. पदस्य रूपं तर्हि एतां द्वितीया विभक्ति स्त्रीलिङ्ग् अस्ति. अपि तु कथामपि स्त्रीलिङ्गे द्वितीया वचन अस्ति. उच्चैः पठत, उच्चैः तु इण्डिक्लैन् अव्ययम् अस्ति. पठत लोट् लकार पठ् धातोः लोट् लकाररूप बहुवचन अस्ति. अपि च मध्यमपुरुष यूरिड मध्यमपुरुष. अवगच्छत अपि लोट् लकारे अस्ति. अव इति उपसर्ग गम्लृधातु. च तु अव्ययम् अस्ति. उत्तमम्. आहत्य अत्र एकं प्रत्येकं वाक्यं स्वीकृत्य, इत्युक्ते पङ्क्तिशः पश्येम. अत्र प्रथमं वाक्यं पुनः पठतु. पाण्डवाः वनवासम् आचरन्तः बदरीकाश्रमम् आगताः. पाण्डवाः बहुवचनस्ति, पाण्डवाः प्रथमपुरुषे. वनवासम् आचरन्तः, वनवासं द्वितीया विभक्ति द्वितीया विभक्ति अस्ति. आचरन्तः क्रियापदमस्ति, क्रियापदं भूतकालः भूतकालः. नो सोरि, कण्टिन्यूस् कण्टिन्यूस् सोरि, शत्रु. सर्वे शृण्वन्तु, यावत्पर्यन्तं भगिनी न समापितवती तावत्पर्यन्तं सर्वे शृण्वन्तु. भगिनी वदतु. आचरन्तः शत्रन्त कण्टिन्यूस् प्रोग्रेसिव्. बद्रीकाश्रमम् आगताः, तत्र भूतकालः भूतकालः. बद्रीकाश्रमं बद्रीकाश्रमं द्वितीया विभक्ति प्रथमं पुरुषः द्वितीया विभक्ति. अत्र उत्तमं भगिनि, धन्यवादः. तत् सम्यक् एव. अत्र यथा भगिन्या उक्तम्, अत्र प्रथमान्तं रूपं वनवासः. वनवासः इति इत्युक्ते आहत्य पाण्डवाः वनवासम् आचरन्तः बद्रिकाश्रमम् आगताः. अत्र वनवासः इति प्रथमान्तं पदमस्ति. आचरन्तः इति पदम् इतोपि किञ्चित् वदामि. भगिनी उक्तवती एव अत्र शत्रु इति एकः प्रत्ययः अस्ति, तत्र उच्चारणं सम्यक् भवेत्. शत्रु इति वक्तव्यं, शत्रु इति न वदामः. इत्युक्ते अत्र शत्रुः, वैरी, तादृशार्थः नास्ति संस्कृतभाषायाम्. अत्र शत्रु प्रत्ययः इत्युक्ते तत्र शत्रु इत्यस्मिन् तस्मिन् प्रत्यये ऋकारः इति संज्ञकवर्णः, षकारः अपि इति संज्ञकवर्णः. तत्र एकं सूत्रमस्ति, लषक्व तद्धिते इति सूत्रेण षकारस्य लोपः भवति, ऋकारस्य लोपः अपि भवति. उपदेशे जनुनासिक इत् तस्य लोपः इत्याभ्यां तत्र केवलं तत्र अत् एव अवशिष्यते. इत्युक्ते साधारणतया शत्रुप्रत्ययान्तरूपाणि तकारान्तपदानि भवन्ति, तत्र तकारान्तप्रातिपदिकं सिद्ध्यति. अत्र आचरन्तः बद्रिकाश्रमम् आगताः इति अस्ति. भगिनी एतदेव वाक्यम् एकवचने वदतु अभ्यासार्थम्. अस्तु अस्तु. पाण्डवः वनवासम् आचरन् बद्रिकाश्रमम् आगतः. उत्तमम् उत्तमं भगिनि. अत्र इत्युक्ते पुंलिङ्गरूपम् अस्ति, इत्युक्ते आचरन्. अत्र आ उपसर्गपूर्वकः चर धातुः अस्ति, चत्रप्रत्ययः अस्ति, बहुवचनरूपं दत्तमस्ति. अत्र क्तान्तपदम् उपयुज्य एतद्वाक्यं लिखितमस्ति, किन्तु वयम् इच्छामश्चेत् क्तवत् रूपं योजयित्वा अपि वक्तुं शक्नुमः. क्तवत् रूपं योजयित्वा वक्तुं प्रयत्नं करोति वा? तवतु वा, तवतु बहुवचने वा? बहुवचने, बहुवचने. पाण्डवाः वनवासं आचरित्वा वा? अत्र आचरन्तः तस्य इत्युक्ते आचरन्तः इति पदं यथावत् तिष्ठति, इत्युक्ते आचर्य इति अपि ल्यबन्तपदमपि वक्तुं शक्यते. आचर्य इति अपि आचर्य आचर्य आचरित्वा इस् राङ्ग् आचर्य. किन्तु तत्र अर्थभेदः जायते. आचर्य इति वदामश्चेत् इत्युक्ते तत्र यत्र कुत्रापि क्रियापदद्वयमस्ति चेत् पूर्वकालिकीक्रियायाः क्त्वान्तं वा ल्यबन्तं वा भवति इति कृत्वा अत्र आचरन्तः इति पदमेव तत्र तिष्ठति. अग्रे वदतु, अग्रे वदतु. अस्ति वा भगिनि? Bhagini, can I ask a question? Vadatu. Shashikala Bhagini. Yeah. Here the use of the word agataha, does it mean had come? Kshamyatam Bhagini, disconnect abhavat. Vadatu. Disconnect abhavat. Tari aham na shrutavati. Atra. क्तवतुरूपं योजयित्वा इत्युक्ते आहत्य क्तान्तरूपं योजयित्वा अपि भूतकालार्थे वक्तुं शक्नुमः क्तवत्वन्तरूपम् अत्र तु आगतवन्तः अथवा आगतवन्तः अथवा आगतवान् इदानीम् अहं किन्तु अत्र भूतकालार्थे क्तान्तरूपं भवति अत्र आगताः इत्यस्मिन् पदे तस्मिन् स्थाने आगतवन्तः इति अपि वक्तुं शक्नुमः इत्युक्ते आहत्य पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगतवन्तः इति विषयः अत्र बदरिकाश्रमम् अहं दृष्टवती अतः वदामि श्रीनगरसमीपे अलकनन्दा तीरे यः आश्रमः अस्ति सः आश्रमः एव बदरिकाश्रमः तदर्थमेव अत्र व्यासस्य नाम किम् अपि वदतु व्यासस्य नाम बादरायणः तदर्थमेव व्यासस्य नाम बादरायणः एतदेव वाक्यं वयं कर्मण्यर्थे वक्तुमिच्छामश्चेत् पाण्डवैः वनवासः नो चेत् पाण्डवैः बदरिकाश्रमः आगतः पाण्डवैः बदरिकाश्रमः आगतः इत्यपि वक्तुं शक्यते अत्र एकः विषयः अस्ति वदतु पुनः पृच्छतु भगिनी कर्मणि प्रयोगे आचरन्तैः पाण्डवैः बदरिकाश्रमम् आश्रम आगतः अत्र विशेषणमस्ति न पाण्डवाः आचरन्तः इति विशेषसम्बन्धः अस्ति ततः आचरन्तः अपि तृतीयविभक्ते एव करणीयं वा तत्र इत्युक्ते कर्मणि प्रयोगे साधारणतया कर्तृपदं यथावत् तिष्ठति पाण्डवाः आचरन्तः इति एव तिष्ठति इत्युक्ते तत्र पाण्डवैः इति भवति किन्तु आचरन्तः इति पदं शत्रन्तपदम् अस्ति इति कृत्वा तस्य रूपं कर्मणि प्रयोगे कथं भवति इति चिन्तनीयं तदेव अहं पृच्छामि आचरन्तः द्रष्टव्यम् आचरन्तः विशेषण पाण्डवाः कीदृशपाण्डवाः आचरन्तः पाण्डवाः तदेव तदपि तृतीयविभक्ति कर्मणि प्रयोगे तृतीयविभक्तिरूपं भवति तथा आचरन्तः तत्र आचरन्तः आचरितैः बिकास् आचरन्त इस् अ कृदन्तपद नो क्रियापद मीन्स् ऐ मीन् नाट् क्रियापद आचरित सो आचर कर्मणि प्रयोगे कर्मपदं अनुसृत्य क्रियापदं भवति किल वदतु कर्मणि प्रयोगे क्रियापदं कर्मपदम् अनुसृत्य एव भवति किल तत्र पाण्डवैः किमपि कर्तुं न न न अत्र पाण्डवैः पाण्डवैः बदरिकाश्रमः पाण्डवैः वनवासं न न अत्र पाण्डवैः बदरिकाश्रमः आगतः इति अपि साधु त्रीणि एकम् एकं कृत्वा अन्ते अग्रे सरेम अनन्तरम् अत्र इत्युक्ते आहत्याः अत्र आगताः इति क्तान्तरूपम् अस्ति साधारणतया गत्यर्थकधातूनां प्रसङ्गे गत्यर्थकधातवः धातूनां प्रसङ्गे तत्र क्तान्तरूपम् उपयुज्य वाक्यं कर्तरिप्रयोगे अपि भवितुमर्हति, कर्मणि प्रयोगे अपि भवितुमर्हति. सः एकः विशेषः इत्युक्ते अत्र आगताः इति पदं गत्यर्थकधातुः गम् धातुः अस्ति इति कृत्वा अत्र वाक्यं क्तान्तपदम् उपयुज्य कर्तरिप्रयोगे लिखितमस्ति. पाण्डवाः आगताः, पाण्डवाः आचरन्तः. पाण्डवाः इति पदस्य विशेषणमेव आचरन्तः. शत्रन्तपदमपि सर्वदा कर्तृपदस्य विशेषणं भवति, किन्तु शत्रन्तपदं कृदन्तपदम् इत्युक्ते शत्रप्रत्ययः कृत् प्रत्ययः अस्ति इति कृत्वा पाण्डवाः आचरन्तः आगताः. अपि च शत्रन्तपदम् अपि कर्मपदं स्वीकरोति, तदर्थमेव वनवासम् इति पदं कर्मपदं भवति. आचरन्तः इति शत्रन्तपदस्य कर्मपदं वनवासम्, अपि च आगताः इति पदस्य कर्मपदं बदरीकाश्रमम्. इत्युक्ते अस्मिन् वाक्ये कर्मपदद्वयम् अस्ति आहत्य अत्र. इत्युक्ते वयं सर्वे जानीमः एतानि पदानि आचरन्तः अपि च आगताः, एतत् पदद्वयं कृदन्तपदं, कृदन्तपदम् अपि कर्मपदं स्वीकर्तुं शक्नोति इति एकः विषयः. तिङन्तपदम् इव कार्यं करोति यत्र कुत्रापि वाक्ये, अस्मिन् वाक्ये गच्छन्ति अथवा आगच्छन् इत्यादीनि पदानि इत्युक्ते तिङन्तपदानि न सन्ति, किन्तु कृदन्तपदानि एव अत्र क्रियापदम् इव कार्यं कुर्वन्ति इति कृत्वा अत्र आचरन्तः इति शत्रन्तपदं स्या कर्मपदं वनवासः, वनवासम् आगताः. अग्रे अग्रे वदतु भगिनि. भगिनि, can I just try to say this in English for myself? अत्र एकं वक्तुमिच्छामि. सर्वे आङ्ग्लभाषायां वदन्ति चेत् अत्र यावत् शक्यं संस्कृतभाषायां वक्तुं प्रयत्नं कुर्वन्तु. अयं कक्षातु I get little confused otherwise, so I'm saying Pandava having undertaken Vanavasa have come to Badrika Ashramam. Is it like that? While doing Vanavasa. Itchukte while doing acharantaha acharantaha itchukte tatra present continuous tense acharantaha Vanavasam have come to this place. Okay, thank you Bhagini. पास्ट् कण्टिन्यूस् इति वक्तुं शक्यते. वनवासम् आचरन्तः. उत्तमं भगिनी, दर्शना भगिनी, वेदा भगिनी, भवती अग्रिमं वाक्यं पठतु. धन्यवादः भगिनी. आं भगिनि, द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. द्रौपद्या सहिताः द्रौपदी द्रौपद्या तृतीया विभक्ति द्रौपद्या सहिताः सहिताः सहिता सहिताः ते तत्र सहिताः उभि इक्तान्तपदम् इक्तान्तपदं द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु काननप्रदेशेषु रमणीयेषु विशेषणविशेषपदमस्ति. रमणीयेषु विशेषणं, काननप्रदेशेषु विशेष्यं. रमणीयेषु काननप्रदेशेषु विहरन्तः सप्तमी विभक्ति रमणीय रमणीयेषु सप्तमी बहुवचनं. सम्यक् वा? सम्यक् सम्यक्. रमणीयेषु काननप्रदेशेषु अपि सप्तमी विभक्ति विहरन्तः रमन्ति. विहरन्तः इति आचरन्तः इति विहरन्तः अपि अस्ति. विहरन्तः रमन्ते रमन्ते रम् धातु आत्मनेपदीरूपं बहुवचनं रमन्ते बहुवचनं रम् धातु भुवादिगणे अस्ति. रम् आत्मनेपदि रमते रमेते रमन्ते बहुवचनरूपमस्ति रमन्ते. काननप्रदेशेषु समस्तपदं अत्र के रमन्ते पाण्डवाः रमन्ते उत्तमम् अत्र द्रौपद्या सहिताः इति पदमस्ति यदि वयं साधारणतया पत्न्या सह इति वदामश्चेत् तत्र सपत्नीकः इति वक्तव्यमस्ति इत्युक्ते यदि वयं सम्यक्तया समासान् जानीमश्चेत् अत्र संक्षिप्तरूपेण वक्तुं शक्नुमः द्रौपद्या सहिताः इत्यस्मिन् स्थाने स द्रौपदीकाः इति वक्तुं शक्यते वा इति चिन्तनीयम् इत्युक्ते अत्र अत्र एकवारं पुनः वदतु भगिनि द्रौपदी सह द्रौपदी द्रौपद्या सहिताः इत्युक्ते द्रौपद्या सह इति अर्थः अस्ति अत्र द्रौपद्या सह इति वदामश्चेत् उपपदविभक्तिः इति वदामः स द्रौपदी द्रौपदीकः इति भवति वा यथा एकं पदमस्ति पत्न्या सह इति वदामश्चेत् सपत्नीकः तत्व्र बहुव्रीहिसमासयुक्तं पदं सपत्नीकः इति पदमस्ति तथा एव अत्रापि कर्तुं शक्यते इत्युक्ते एतावता पाण्डवाः रमन्ते कथं रमन्ते विहरन्तः रमन्ते कुत्र रमन्ते रमणीयेषु काननप्रदेशेषु रमन्ते अत्र सहित इति पदम् अस्ति कोऽपि वदति वा सहित इति कीदृशं पदम् ताप्रत्यय उत्तमम् इतोपि बहुवचन लता भगिनी वदतु बहुवचनपद सहिताः किञ्चित् वदामि अत्र अत्र धा धातोः रूपं हित धा वयं जानीमः जुहोत्यादिगणीयधातुः धा धातुः दधाति इत्यस्मिन् अर्थे तत्र सहित इति पदमस्ति साधारणतया वयं बहु परिचितं पदमेव साहित्यं इति पदं वयं जानीमः तत्र साहित्यम् इति पदं कथम् आगतम् इत्युक्ते सहितस्य भावः साहित्यम् साहितस्य भावः चिन्तयन्तु कीदृश उत्तमः अर्थः अस्ति तत्र सहितस्य भावः साहित्यं तथा एव अत्र सहित इति पदमस्ति रमणीयेषु इति यथा भवत्या उक्तं सप्तमी बहुवचनरूपमस्ति अत्र रमणीय कीदृशं पदम् अनियर् अनियर् प्रत्ययान्तरूपं रमणीय कमनीय भगिनी अत्र भवती उक्तवती स द्रौपदी द्रौपदीकः न पाण्डवा अलोङ्ग् वित् द्रौपदी नौ पाण्डवा सिन्स् वि आर् टेलिङ्ग् बहुवचने पाण्डवाः केन् वि मेक् स द्रौपदीकाः आल्सो इस् इट् इन्का प्रत्यय किन्तु भगिनी विद्वद्भिः प्रष्टव्यं भगिनी तत्र कथं रूपं इत्युक्ते कथं रूपं सम्भवति इति प्रष्टव्यमेव अहमपि समीचीनतया न जानामि किन्तु चिन्ता मास्तु भगिनि अत्र अपि च रमणीयेषु काननप्रदेशेषु इति लिखितमस्ति यथा भगिन्या उक्तं तत्र रमु इति धातुः अस्ति पश्यन्तु रमु धातुतः एव रमते रमन्ते रमणीयेषु रामः रमा एतानि सर्वाणि पदानि निष्पन्नानि भवन्ति अत्र रम् धातुतः अनियर् प्रत्ययान्तरूपम् अस्ति किन्तु अत्र णत्वं भवति णत्वमस्ति इत्युक्ते रेफः अस्ति इति कारणतः तत्र णत्वं भवति अपि च रमणीयेषु काननप्रदेशेषु तयोर्मध्ये विशेषणविशेष्यभावः अस्ति अत्र काननप्रदेशाः कीदृशाः रमणीयाः अत्र यथा भगिन्या उक्तम् आचरन्तः इति पदमपि आचरन्तः इति पदस्य इव विहरन्तः अपि शत्रन्तरूपमस्ति वि उपसर्गपूर्वकः हृधातुः शत्रुप्रत्ययान्तरूपं बहुवचने पुंलिङ्गे दत्तमस्ति विहरन्तः अत्र अपि च अत्र इतोपि अन्यानि पदानि खाननम् इत्युक्ते किं खाननं वनम् उत्तमं वनम् अथवा अरण्यं विपिनं कान्तारं एतानि सर्वाणि पर्यायवाची शब्दाः खाननं वनम् अरण्यं विपिनं कान्तारं एतानि पदानि पर्यायवाची शब्दाः अनन्तरम् अत्र इतोपि किमस्ति अन्तिमं वाक्यं वदतु द्रौपदी अपि विहरन्ती मोदते द्रौपदी प्रथमपुरुष एकवचनं द्रौपदी स्त्रीलिङ्गपदं द्रौपदी अपि विहरन्ति अपि अव्यय विहरन्ति शत्रुपदं शत्रुप्रत्यय शत्रन्तपदं विहरन्ति मोदते मोदते मुदु मुदु धातु मुदु मोदते हर्ष हर्ष हर्षे हर्षे भुवादिगणे अस्ति मोदते प्रथम एक प्रथमपुरुष एकवचनरूपं मोदति लट्लकाररूपं सारि आत्मनेपदी लट्लकाररूपं मोदते मोदेते मोदन्ते बहुवचनमस्ति मोदते प्रथमपुरुष एकवचनं द्रौपदी मोदते द्रौपदी एकवचनं अत एव मोदते दत्तमस्ति द्रौपदी मोदते द्रौपदी अपि विहरन्ती मोदते उत्तमं विहरन्ती शत्रन्तपदं द्रौपदी स्त्रीलिङ्गपदम् अत एव विहरन्ती दत्तमस्ति उत्तमम् उत्तमम् इत्युक्ते अत्र द्रौपदी इति पद द्रौपदी इति पदस्य विशेषणमेव विहरन्ती अत्र अरुणा भगिनी किञ्चित् वदतु अत्र किमर्थम् अत्र विहरन्ती तत्र शत्रुप्रत्ययं तत्र स्त्रीलिङ्गे नुमागमः भवति भवती यद् जानाति किञ्चित् वदतु अत्र किमर्थं नुमागमः भवति चिन्ता मास्तु इत्युक्ते अत्र साधारणतया पुंलिङ्गं शत्रन्तप्रातिपदिकं पुंलिङ्गमस्ति चेत् तकारान्तपदं भवति किन्तु नपुंसकलिङ्गपदमस्ति क्षम्यतां स्त्रीलिङ्गपदमस्ति चेत् नदीशब्दवत् दीर्घईकारान्तपदानि भवन्ति तत्र प्रातिपदिकं तत्र सूत्रद्वयमस्ति उगितश्च शप्श्यनोर्नित्यम् इत्याभ्यां सूत्राभ्यां तत्र नुमागमः स्त्रीलिङ्गे भवति इति कृत्वा तत्र विहरन्ती इति भवति किन्तु क्रूधातोः प्रसङ्गे कुर्वन्ती इति वदामश्चेत् असाधुरूपं भवति क्रूधातोः प्रसङ्गे स्त्रीलिङ्गे शत्रन्तरूपं कुर्वती इति भवति इत्युक्ते तत्र दशधातुगणाः सन्ति तेषु कुत्रचित् स्त्रीलिङ्गे नुमागमः भवति कुत्रचित् नुमागमः न भवति यथा क्रूधातोः प्रसङ्गे स्त्रीलिङ्गे शत्रन्तरूपं कुर्वती किन्तु पठधातोः प्रसङ्गे पठन्ती तथा एव अत्रापि विहरन्ती तत्र हृधातुः भुवादिगणीयधातुः अस्ति हृहरणे तत्र नुमागमः नित्यः इत्युक्ते तत्र शत्रन्तरूपेषु स्त्रीलिङ्गप्रातिपदिकं नदीशब्दवत् भवति पुंलिङ्गप्रातिपदिकं तत्र तकारान्तपदं तत्र भवत् शब्दवत् इति भवति तादृशरीत्या रूपाणि साधनीयानि अत्र विषयः तु द्रौपदी मोदते कथं विहरन्ती मोदते उत्तमं धन्यवादः भगिनि वदतु भगिनि वदतु लता वदामि द्रौपदी तद्धितरूपम् आफ् द्रुपद द्रुपदपद द्रुपदस्य अपत्यं स्त्री द्रौपदी इति किल इत्युक्ते तत्र अण् इति एकः प्रत्ययः अस्ति अण् प्रत्ययान्तं तद्धितान्तपदमस्ति द्रुपदस्य अपत्यं स्त्री तादृशरीत्या तद्धितान्तपदेषु अपि विग्रहवाक्यम् उच्यते. साधारणतया समासपदेषु अपि विग्रहवाक्यं वदामः. तद्धितान्तपदनिर्माणसमये अपि इत्युक्ते आहत्य वयं पठितवन्तः, तदर्थं वदामि. पञ्चवृत्तयः सन्ति, तेषु पञ्चसु वृत्तिषु तत्र विग्रहवाक्यं वक्तव्यम् इत्युक्ते पदस्य अर्थम् अवगन्तुं विग्रहवाक्यं वदामः. अत्रापि द्रौपदी, द्रुपदस्य अपत्यं स्त्री, अन्प्रत्ययान्तरूपं. द्रौपद्याः अन्यनाम नामानि अपि सन्ति. कृष्ण अस्ति भगिनि. उत्तमम्. अन्ये भगिनी द्रौपदी पाञ्चाली. उत्तमं भगिनी. प्रश्नः अस्ति, अनुप्रत्यय पाण्डवः माधवः इति अस्ति, इञ्च् प्रत्ययः स्त्रीलिङ्ग. तस्मिन् इतोपि अन्तिम आगच्छतु. तत्र अण् प्रत्ययः अस्ति, तद्धितान्तपदमस्ति. द्रौपदी इति तद्धितान्तपदमस्ति, किन्तु अत्र पदस्य अन्ते साधारणतया स्त्रीलिङ्गपदानाम् अन्ते, तत्र स्त्रीलिङ्गपदानाम् अन्ते पदम् ईकारान्तपदमस्ति चेत् णीप् वा णीष् वा णीन् वा, तत्र त्रयः स्त्रीप्रत्ययाः सन्ति. अत्र द्रौपदी इति पदस्य अन्ते णीप् णीप् कथम् उच्चारणीयम् इत्युक्ते कवर्गीय अन्तिमव्यञ्जनम् अस्ति, अनुनासिकव्यञ्जनं णीप्. णीप् इति प्रत्ययः अस्ति द्रौपदी इति पदस्य अन्ते. अपि च अत्र अपत्यार्थे अण् अपत्यार्थे अण् इति एकः प्रत्ययं योजयामः, तेन उकारस्य वृद्धिः भूत्वा द्रौ द्रु इत्यस्मात् द्रौ इति रूपम् आयाति. उकारस्य वृद्धिसंज्ञकवर्णः तु औकारः. उकारस्य वृद्धिं कृत्वा औ इति रूपम् आयाति, तेन द्रौपदी इति रूपम् अस्ति. आहत्यत्र द्रौपद्याः अन्यनामानि यथा भवता उक्तं, पाञ्चाली इति अपि अस्ति, याज्ञसेनी इति पदमपि अस्ति. उत्तमम्. अग्रिमे अग्रिमे परिच्छेदे किम् अस्ति पूर्णेन्दु महोदय? भगिनी एकः प्रश्नः, सहिताः पदस्य व्याकरणं किञ्चित् वदति वा एकवारं भगिनी? सहिताः अहं चिन्तयामि धातोः रूपमेव अत्र धातोः रूपमेव हिता, किन्तु हितेन सह तत्र सा इति योजयामश्चेत् तेन सह इति अर्थः आयाति. हितेन सह सहितः. So, which dhatu is this? Dha dhatu is the dhatu? Dadhati you said, right? Dha dhatu ho rupam eva hita. Oh, okay. Vihitaha bhavati, vidadhati, tatra, tadrushan rupani bhavanti. Okay. Bhautyaha chintaram, bhautyaha anyat chintaram asti va? Tasmina prasange? No, so sahitya, I understood it is sahitasya bhavah iti sahityam. So dha dhatu has like what kim artham asti, what is the meaning of that, like sahita? Hitena saha. अत्र यदा यदा कदापि सावधानम् इति वदामश्चेत् अवधानेन सहितम् इति भवति, तथा एव अत्रापि. धन्यवादः. अग्रिमे परिच्छेदे भगिनी धातु अष्टाध्यायी मध्ये टु वेर् टु ओबे टु वेर् बेर् सपोर्ट् नरिश् प्रोटेक्ट् इति. किन्तु तथा अहं कक्षायाः अनन्तरम् अहम् एकं करपत्रं प्रेषयिष्यामि. अत्र तत्र हित इति पदस्य प्रसङ्गे प्रेषयामि. हितेन सहितम् इति एव तत्र सहित हितेन सह इत्युक्ते साधारणतया वयं तत्र सः इति पदेन तृतीयाविभक्तेः उपयोगं कुर्मः. अत्र सहित इत्युक्ते हितेन सह इति भवति. तावदेव. अग्रे गच्छामः वा? उत्तमम्. पूर्णेन्दुमहोदय पठतु. मम एकः प्रश्नः अपि अस्ति भगिनि, अनन्तरम् अग्रे गच्छामः. वदतु. अत्र वनवासम् अपि च बदरिकाश्रमं काननप्रदेशेषु अत्र पदत्रयं समासपद वा भगिनि? समस्तपदमेव. मम चिन्तनं समस्तपदं वा? समस्तपदम्. अतः समासवाक्यं वदतु. अहं काननप्रदेशः प्रदेशः कीदृशः तत्र काननप्रदेशम् इत्युक्ते अर्धं दृष्ट्वा वक्तव्यं महोदय. अत्र भवान् प्रयत्नं करोतु. काननप्रदेशः काननं तत्र एव मम क्लेशः अस्ति. कानन एव प्रदेशः एव भवति चेत् अवधारणपूर्वपदकर्मधारयः भवति. यदि नो चेत् काननं एव प्रदेशः भवति वा, काननं इति प्रदेशः भवति वा, नो चेत् अत्र प्रदेशः कीदृशः इति वदामश्चेत् विशेषणपूर्वपदं भवति वा, तत्र किञ्चित् इतोपि गभीरतया चिन्तनीयं महोदय. यदि भवान् जानाति चेत् वदतु. किन्तु बदरिकाश्रमः तु अहं चिन्तयामि तत्र बदरिका इति तादृशवृक्षाः सन्ति तस्मिन् आश्रमे इति वक्तुम् इच्छामश्चेत् यथा कदलीवनं बदरिकाश्रमः तदा तत्र नाम अस्ति चेत् साधारणतया सम्भावनापूर्वपदकर्मधारयः भवति. भारतदेशः तत्र हिमा इत्युक्ते अत्र यत्र कुत्रापि नामपदं पूर्वपदम् अस्ति चेत् तत्र सम्भावनापूर्वपदकर्मधारयं समासः भवति. किन्तु अस्माकं विवक्षानुगुणम् अर्थम् अस्माकं मनसि कीदृश अर्थः अस्ति तदनुसृत्य समस्तपदस्य विग्रहवाक्यं वक्तव्यम्. अपि च यथा भवान् जानाति एव अत्र नियमाः सन्ति इत्युक्ते तादृशं समासविधायकसूत्रमस्ति वा इति अपि द्रष्टव्यम्. अग्रे सरेम. इवेन सह कानन इव प्रदेश तत्र इतोपि चिन्तनीयं महोदय. इत्युक्ते अस्माकं विवक्षानुगुणं न केवलं विवक्षा सम्यक् अर्थं दृष्ट्वा एव तत्र वक्तव्यं. विद्वद्भिः किमुक्तम् इति द्रष्टव्यं. पण्डितैः यदुक्तं तदेव साधु भवति. अस्तु अग्रे सरेम. वदतु महोदय अनन्तरम्. एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् इच्छते, तत् सौगन्धिकं कमलम् इति सा जानीते. सा तादृशानि अधिकानि पुष्पाणि कामयते, अतः सा पतिं भीमसेनं प्रार्थयते, भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. अत्र एकदा द्रौपदी एकमेकं पदं स्वीकृत्य वदामि भगिनि. वदतु. एकदा विषये मम किं नास्ति तद्विषये, परन्तु भवती एव सहायता करोतु. एकदा विषये किं चिन्तयामि? अव्ययम् इति चिन्तयामि. अनन्तरं द्रौपदी. द्रौपदी इति नामपदमस्ति. वयम् इदानीं चिन्तितवन्तः तस्याः अन्यानि नामानि विषये, परन्तु तस्याः अनेकनाम अस्ति. सुभदा इति, सुभदा इति पद महाभारते व्यवहृतमस्ति इति अहं श्रुतवान्, परन्तु अन्वेषणं न इदानीं पर्यन्तं कर्तुं न न शक्यते. भवती जानाति वा सुभदा इति पद महाभारते द्रौपद्या कृते अत्र अस्माकं कक्षायाम् अपि शुभदा भगिनी अस्ति. अत्र शुभदा इत्युक्ते न न अत्र शुभदा भगिनी भवत्याः नाम शुभदा, तस्य अर्थः कः भवती दृष्टवती वा? शुभं ददाति ददातु ददाति इति शुभदा शुभं ददाति इति शुभदा. उत्तमम्. इत्युक्ते स्त्रीलिङ्गे शुभदा भवति, पुंलिङ्गे शुभदः. फलं ददाति फलदः. कथम् इत्युक्ते जलदः इति एकं पदं श्रुतवती. जलदः इत्युक्ते जलं ददाति. जलं ददाति कः? जलं ददाति मेघः. इत्युक्ते मेघस्य अन्यनाम अस्ति जलदः. इत्युक्ते पुंलिङ्गपदं जलदः मेघः भवति. तथा एव अत्र शुभदः शुभदा शुभदा इति स्त्रीलिङ्गरूपं. तत्र स्त्रीलिङ्गपदानाम् अन्ते तत्र लता शुभदा एतादृशेषु पदेषु अन्ते स्त्रीप्रत्ययाः सन्ति. तत्र त्रयः स्त्रीप्रत्ययाः सन्ति, टाप् डाप् छाप् एते प्रत्ययाः आयान्ति. कुत्र कः प्रत्ययः आयाति इत्यस्य विषये नियमाः सन्ति, किन्तु अत्र शुभदा इति शुभं ददाति इति विषयः. अग्रे पठतु महोदय. वायुना वायुना वायु प्रातिपदिका तृतीयविभक्ति एकवचनरूपम् अस्ति. वायुना भाति इति वायु वयं पूर्वमेव चर्चितवान्. वयं कुत्र स्मः द्वितीयपरिच्छेदे तत्र एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते इति लिखितवती. अत्र पूर्णेन्दुमहोदयः वदन् आसीत्. किञ्चित् वदतु महोदय. आं भगिनि, वयम् आनीतम् इति पदविषये आलोचनां कुर्मः कृतवन्तः. आनीतम् आयोगः आपूर्वक नी धातु सप्रत्यय इति चिन्तयामि भगिनि. आनीतम् एकं सुन्दरं पुष्पम् इत्युक्ते अत्र अपि नपुंसकलिङ्गप्रयोगः अस्ति. एकं सुन्दरं पुष्पं पुष्पम् एकं सुन्दरं पुष्पम् एतत् सर्वं विशेषविशेषण भावः अस्ति अत्र. अनन्तरम् ईक्ष्यते ईक्ष्यते इति धातु किम् ईक् ईक् इति धातोः लट्टि प्रथम पुरुष एकवचनस्य अस्ति. तस्य अर्थः दर्शने इत्युक्ते टु सी इति अर्थमस्ति. अनन्तरं तत् सौगन्धिकं कमलम् इति सा जानीते. तत् सौगन्धिकं सौगन्धिकं तु तद्धित रूपम् इति अहं चिन्तयामि, परन्तु तद्विषये न जानामि. कमलं कमलं तु पुष्पम्. अत्र कमलं द्वितीय एकवचनम् अस्ति वा भगिनि? द्वितीय एकवचनम् अस्ति वा अपि इति अत्र अत्र पश्यतु महोदय. तत् तत् कमलं सौगन्धिकं तत्र प्रथमाविभक्त्याम् एव अस्ति. इत्युक्ते तत् कमलं प्रथमाविभक्त्यामेव अस्ति. तत् कमलं कीदृशं? तत् कमलं सौगन्धिकं. तत्र यथा भवता उक्तं सौगन्धिकम् इति तद्धितान्तपदं. सुगन्धस्य भावः सौगन्ध सौगन्धिकम्. अत्र सुगन्धभरितं पुष्पम् इति अर्थः. तत्र अन्यत् पदमपि अस्ति सौरभम् इति पदमपि अस्ति. इत्युक्ते सौगन्धिकम् इति एकः पुष्पविशेषः, इत्युक्ते कमलम् इति एकः पुष्पविशेषः अस्ति. अत्र तु जानीते, वदतु महोदय. जानीते इति ज्ञाधातु ज्ञाधातु जानीते ज्ञाधातु तु परस्मैपदी धातु भगिनि. अत्र आत्मनेपदीरूपं दत्तमस्ति इत्युक्ते उभयपदी उभयपदी उभयपदी इत्युक्ते परस्मैपदीरूपं किम् दानाति दानितः दानन्ति इति सम्यक्तया न जानामि. उत्तमम्. इत्युक्ते परस्मैपदीरूपाणि जानाति जानीते जानन्ति. तत्र अत्र जानाति जानीतः जानन्ति. अत्र जानीते इति आत्मनेपदीरूपं दत्तमस्ति. सौगन्धिकं कमलं सा जानीते. का जानीते? द्रौपदी जानीते. द्रौपदी जानीते. अत्र तु अस्माकं विषयः तु अत्र आत्मनेपदीधातूनां प्रसङ्गः अस्ति इति कृत्वा अत्र ज्ञाधातुः उभयपदी धातुः अस्ति. किन्तु अत्र तु आत्मनेपदीरूपं दर्शितं प्रदर्शितम् अस्ति. अपि च कमलम् इति पदस्य विषये पर्यायवाचकशब्दाः सन्ति. किञ्चित् वदतु. अरविन्दम् उत्तमं. पङ्कजं पङ्कजं उत्तमम्. इतोपि जलजं पारिजम् उत्तमम्. इत्युक्ते आहत्य अहं कानिचन पदानि लिखितवती. अतः वदामि. अम्बुजम् अम्बुरुहं पङ्कजं सरसिजं सरसीरुहम् अरविन्दं शतपत्रं सरसिजं पङ्केरुहं राजीवं नलिनम् इत्यादीनि पदानि सन्ति. अत्र अपि च आहत्य अत्र किम् अभवत् कथायां? सौगन्धिकं कमलं सा जानीत. वदतु भगिनि. एकः प्रश्नः, पुनः आनीतम् इति पदविषये किञ्चित् वदतु भगिनि. पूर्णेन्दुमहोदय पुनः वदतु. अत्र तत्र धातुः नी धातुः आ उपसूत्रपूर्वक नी धातुः कृताप्रत्यय आनीत. अनन्तरं नपुंसकलिङ्गे प्रयोगम् अत्र अभवत्. आनीतम् इति रूपमस्ति. पुल्लिङ्गे तु आनीता, स्त्रीलिङ्गे आनीता इति भवति. ल्युडन्त अस्ति अत्र. न न न, त प्रत्ययन्त. भगिनि आनीतः आनीता आनीतम् अस्ति. उत्तमम्. इत्युक्ते क्तान्तरूपं त्रिषु लिङ्गेषु भवति इति कृत्वा रूपाणि त्रिषु लिङ्गेषु भवन्ति. साधारणं पदमेव नी धातोः रूपं नयति अस्ति. किन्तु अत्र कथान्तरूपं कथाप्रत्ययान्तरूपम् आनीत इति आ उपसर्गपूर्वकः नी धातुः कथाप्रत्ययान्तरूपं. किन्तु अत्र पुष्पम् इत्यस्य विशेषणमस्ति इति कृत्वा आनीतं पुष्पं. पुष्पं कीदृशं? सुन्दरम्. उत्तमं. सौगन्धिकं तत्पुष्पं सौगन्धिकम् इत्युक्ते सुगन्धवत् अस्ति. तत्र गन्धवत् गन्धवान् गन्धवती इत्यादीनि पदानि तत्र मतुप्रत्ययान्तरूपाणि इति भाति. सुगन्धवत् गन्धवती पृथ्वी इति अहं श्रुतवती. तत्र सौगन्धिकम् इत्युक्ते सौरभसहितम् इति वक्तुं शक्यते. अग्रे किमस्ति? सा तादृशानि अधिकानि पुष्पाणि कामयते. वदतु महोदय. सा तादृशानि अधिकानि पुष्पाणि कामयते. तादृशानि अधिकानि पुष्पाणि अत्रापि विशेषविशेषणभावः अस्ति इति अहं चिन्तयामि. अनन्तरं कामयते कामयते इति कं कं धातोः अहं दृष्टवान् अतः दृष्ट्वा वदनस्मि. कम् इति धातु द्वादिगण्य आत्मनेपदि सकर्मक सेट्. तत्र तस्य अर्थः अस्ति कान्तौ. औपदेशिकरूपमस्ति कमुम् इति. आहत्य अत्र कामयते कामयते इति पदस्य अर्थं वक्तुमिच्छामश्चेत् अथवा तस्मिन् स्थाने भिन्नं पदं योजयित्वा वदामश्चेत् उत्तमम् इत्युक्ते अत्र अभिलषति इच्छति काङ्क्षति इत्यादि काङ्क्षति इत्यादीनि पदानि योजयित्वा वयं वक्तुं शक्नुमः. कामयते इत्युक्ते द्रौपदी कामयते किं कामयते कानि तादृशानि तादृशानि अधिकानि पुष्पाणि कामयते सा अभिलषति काङ्क्षति द्रौपदी तदा किम् अभवत् वदतु. अतः सा पतिं भीमसेनं प्रार्थयते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. अनन्तरं सा किं तस्या पतिं भीमसेनं प्रार्थना करोति भवान् एतादृशानि अधिकपुष्पाणि बहूनि पुष्पाणि आनयतु इति प्रार्थयति. अत्र प्रार्थयते प्र उपसर्ग प्र उपसर्गयुक्त अर्थ इति धातु धातु अस्ति तस्य लट्लकार प्रथमपुरुष एकवचनरूपम् अस्ति प्रार्थयते. सकर्मकः षट् धातु अस्ति तस्य अर्थः अस्ति अर्थ अर्थ प्रार्थयते प्रार्थना इति पदमपि एषः धातुतः निष्पद्यते इति चिन्तयामि. तत् पदं वयं बहुषु स्थलेषु प्रयोगं कुर्मः बहु परिचितपदमेव परन्तु धातुविषये ज्ञानं नास्ति. तदेव महोदय अत्र यथा भवता उक्तं प्रार्थना अभ्यर्थना तत्रापि अत्र तु प्रार्थयते आं प्रार्थयति इति पदम् असाधु इति मम चिन्तनम्. अत्र प्रार्थयते इति अर्थयते इति चुरादिगणीयक्रियापदमेव. अत्र प्रावुपसर्गपूर्वकः अर्धधातुः चुरादिगणीयधातुः आत्मनेपदिरूपमेव साधु प्रार्थयते द्रौपदी प्रार्थयते कं प्रार्थयते भीमसेनं प्रार्थयते. अत्र भीम इति पदम् अहं दृष्टवती अतः वदामि बिभेति अस्मात् बिभेति अस्मात् भीमः इति अर्थः तत्र भीमसेनः भीमसेनं वदतु. क्षम्यतां भगिनि अर्थ एकम् अन्यपदम् अस्ति अपि अर्थ तस्य अर्थः कः तत्तु भिन्न भगिनि. अत्र अर्थः अर्थः इति सुबन्तपदं किन्तु अत्र धातुः अर्धधातुः चुरादिगणीयधातुः किन्तु तस्य लट्लकारप्रथमपुरुषे एकवचनरूपम् अर्धयते किन्तु अत्र प्र उपसर्गपूर्वकः अर्धयते प्रार्थयते अपि च प्रार्थना इति पदमपि तस्मात् एव आगतम्. अग्रे पठतु महोदय. भगिनि प्रश्नः भगिनि एतादृशानि तादृशानि पदं कथम् तादृश इत्युक्ते तत्र तादृश इति पदं तादृक् इति एकं पदम् अस्ति किन्तु तादृश इति पदं विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु भवति तादृशः तादृशं तादृशी त्रिषु लिङ्गेषु इत्युक्ते अत्र पुष्पाणि इत्यस्य विशेषणमस्ति इति कृत्वा अत्र तादृशानि पुष्पाणि किन्तु विशेषणं रूपं स्वीकृत्य वदामश्चेत् त्रिषु लिङ्गेषु भवति तादृशः अदे इतोपि वदतु. अर्थ इति पदस्य अर्थं प्रयोजनम् अपि अर्थ सो वाट् एवर् इस् यूस्फुल् टु अस् सो प्र प्लस् अर्थ प्रार्थयामि मीन्स् ऐ सीक् दोस् थिङ्ग्स् फ्रम् गाड् देट् इस् वन् इदु इण्डियन् पुरुषार्थ वाट् इस् यूस्फुल् एस् अ ह्यूमन् बीङ्ग् धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ किल सो अर्थ इस् देट् इस् द विच् गिव्स् अस् श्रेयस् आल्सो प्रयोजन एण्ड् श्रेयस् ऐ थिङ्क् अस्तु धन्यवादः भगिनी. अनन्तरं वदतु. अर्थः इति सुबन्धपदम् अर्थधातुतः घञप्रत्यये कृते निष्पद्यते वा भगिनि? अर्थधातुतः द्रष्टव्यम्. अग्रे अग्रे अग्रे पठामः. कोऽपि वदतु. प्रार्थयते प्रा उपसर्गपूर्वकम् अर्थयते अस्ति वा भगिनि? अर्थयते अर्थयते इति अर्थयते अर्थयेते अर्थयन्ते चुरादिगणीयधातुः चुरादिगणे आत्मनेपदि सकर्मकधातु. अस्तु उत्तमं. प्रार्थयते उपयाच्यायाम् याचनार्थम्. अस्तु अस्तु उत्तमम्. अग्रे गन्तव्यम्. अत्र अग्रे किं लिखितमस्ति? रमाबाय् भगिनी भवती पठतु अग्रे. किञ्चित् इतोपि पठामः. भगिनी अस्ति वा? आं भगिनी अस्मि. पठतु अग्रे किमस्ति. भीमसेनः भवान् तत्र भवान् इति भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति. भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु. पुष्पाणि एतत् पदं बहुवचनपदं पदमस्ति. एतादृशानि अन्यानि बहूनि एतादृशानि पुष्पाणि एतादृशानि विशेषणपदम् अस्ति. अन्यानि बहूनि पुष्पाणि विशेषणपदं पदानि एव किल. आनयतु आनयतु लोट् लकार प्रथमपुरुषे एकवचनम् अस्ति. अत्र किं वक्तव्यं? भवान् आनयतु भवान् आनयतु भवान् आनय भवान् आनयतु. अत्र प्रथमपुरुष लोट्लकारः प्रथमपुरुषे एकवचनं प्रथमपुरुषे एकवचनं एव भवान् एव प्रथमपुरुष भवान् आनयतु. किम् आनयतु? एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु. एतादृशानि पुष्पाणि आनयतु. उत्तमम्. इत्युक्ते अत्र एतानि चत्वारि पदानि तत्र सन्ति. तत्र पुष्पाणि इत्यस्य विशेषणानि एतादृशानि कीदृशानि? तादृशानि इत्युक्ते द्रौपदी यत् पुष्पं सौगन्धिकं कमलं दृष्टवती तादृशं पुष्पं काङ्क्षति. आ उपसर्गपूर्वकः नी धातुः यथा पूर्वम् आनीतं तत्र क्तान्तरूपं किन्तु अत्र आनीतम् इति कृदन्तपदमस्ति. आनयतु इति तिङन्तपदं लोट् लकारः प्रथमपुरुष एकवचनरूपम्. अग्रे पठतु भगिनि. भीमसेनः गतापाणिः सन् प्रतिष्ठते. ताम् एव दिशं गत्वा सः गन्धमादनपर्वते सर्वत्र मृगयते. सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. भीमसेनः नामपदं गदापाणिः समस्तपदमस्ति. गदा पाणिः यस्य सः अत्र भगिनी शृणोतु, अत्र गदापाणिः समस्तपदमेव. अत्र यदि विग्रहवाक्यं वक्तुम् इच्छामश्चेत् तत्र गदापाणौ गदापाणौ अत्र इतोपि किञ्चित् वदामि. अत्र साधारणतया बहुव्रीहिसमासः अस्ति, अत्र गदापाणौ यस्य सः बहुव्रीहिसमासः. साधारणतया तत्र बहुव्रीहिसमासे तत्र समस्तपदे स्थितस्य द्वयोः पदयोः विभक्तिः समाना भवति साधारणतया, किन्तु अत्र गदा इति प्रथमविभक्त्यन्तं पदमस्ति, पाणौ इति सप्तमीविभक्त्यन्तं पदमस्ति इति कृत्वा तत्र व्यधिकरणबहुव्रीहिः इति वदामः. साधारणतया तत्र बहुव्रीहिसमासप्रसङ्गे अपि बहवः प्रभेदाः सन्ति. साधारणपदानि तत्र अत्र तु व्यधिकरणबहुव्रीहिः इति वदामः. विग्रहवाक्यं तु गदापाणौ यस्य सः. गदा इत्युक्ते आयुधमेव आयुधम् आयुधम् उत्तमम् उत्तमम् आयुधम्. अत्र सन् इति पदमस्ति, तस्मिन् विषये वदतु. सन् षष्टिसप्तमी शत्रु आफ् धातु. भगिनी लता भगिनी भवती अपि संस्कृतभाषायां वक्तुं प्रयत्नं करोतु, आङ्ग्लभाषा मास्तु. चिन्ता मास्तु. उषा भगिनी अत्र सन् इत्यस्य विषये किञ्चित् वदतु. सन् शत्रुप्रत्ययः अस्ति, अस्ति इति तस्य रूपं सन् इत्युक्ते पुंलिङ्गे सन् इति भवति अस्धातोः शत्रुप्रत्ययान्तरूपं सन् भवति. अत्र प्रतिष्ठते इति पदमस्ति, प्रतिष्ठते इति पदस्य विषये कोऽपि वदति वा. प्र उपसर्गपूर्वक सा धातुः सा धातुः तिष्ठते आत्मनेपदे प्रथमपुरुषे एकवचनं. उत्तमम्. अत्र यथा भवत्या उक्तं तत् साधु एव. अत्र प्रतिष्ठते इति पदस्य विषये इतोपि किञ्चित् वदामि अहम्. अत्र स्था धातुः, तत्र ष्ठा औपदेशिकधातुः ष्ठा अस्ति, तत्र लौकिकधातुः तु अनुबन्धलोपानन्तरं स्था भवति, किन्तु अत्र स्था धातोः रूपं तिष्ठति इति भवति, आत्मनेपदिरूपं भवति. किन्तु अत्र एकः नियमः अस्ति, इत्युक्ते एकं सूत्रमस्ति, तेन सूत्रेण अत्र आत्मनेपदिरूपं भवति. तत् सूत्रं किम् इति पश्यामश्चेत् अत्र समवप्रविभ्यः स्तः इति एकं सूत्रमस्ति. तेन सूत्रेण यद्यपि तत्र स्थाधातुः गतिनिवृत्तौ इत्यस्मिन् अर्थे स्थाधातुः अस्ति, तस्य साधारणं रूपं तिष्ठति परस्मैपदिरूपम् अस्ति, किन्तु सः स्थाधातुः सम अव प्रा वि एतेभ्यः उपसर्गेभ्यः परः अस्ति चेत् स्थाधातोः रूपं स्थाधातोः अनन्तरम् आत्मनेपदिप्रत्ययाः भवन्ति इति विषयः. इत्युक्ते तत्र स्थाधातोः पूर्वं सम अव प्रा वि एतेषु चतुर्षु उपसर्गेषु अन्यतमः उपसर्गः अस्ति चेत् तदा तस्य रूपम् आत्मनेपदिरूपं भवति. इत्युक्ते तदा तस्य अन्ते आत्मनेपदिप्रत्ययान् योजयामः. तदर्थमेव अत्र पदमस्ति प्रतिष्ठते, तथा एव सं तिष्ठते, अवतिष्ठते, वितिष्ठते, इत्यादीनि आत्मनेपदिरूपाणि सिद्ध्यन्ति. इत्युक्ते तत्र चत्वारः उपसर्गाः सन्ति. ते चत्वारः उपसर्गाः, तेषु अन्यतमः उपसर्गः तत्र स्था धातोः पूर्वम् अस्ति चेत् तदा सर्वदा आत्मनेपदिरूपं सिद्ध्यति. तदेव अत्र अभवत्, तदर्थमेव अत्र प्रतिष्ठते इति आत्मनेपदिरूपम्. अग्रे ललिता भगिनी भवती पठतु अग्रे. महोदय, किञ्चित् सन् इति विषये वदतु. सन् विषये अत्र सन् इति सत्रप्रत्ययान्तरूपम् अस्ति, अस् धातोः रूपम् अस्ति, अत्र प्रातिपदिकमस्ति सत्. साधारणतया शत् यथा मया पूर्वम् उक्तं, शत्रु इत्यस्मिन् ऋकारः अपि च षकारः तत्र तयोः द्वयोः वर्णयोः इतिसंज्ञकलोपानन्तरं तत्र अत् एव अवशिष्यते. तदर्थमेव अत्र सत् इति प्रातिपदिकं, किन्तु पुंलिङ्गे सन् भवति. सत्रन्तरूपाणि त्रिषु लिङ्गेषु भवन्ति, इत्युक्ते सत् सति इति भवति स्त्रीलिङ्गे. भीमसेनः गदापाणिः सन् प्रतिष्ठते. अग्रे ललिता भगिनी भवती पठतु. पठामि. ताम् एव दिशं गत्वा सः गन्धमादनपर्वते सर्वत्र मृगयते. वदतु भगिनि, दिस् इस् नाट् अवेलेबल् दिस् सेण्टेन्स्. भगिनी अत्र ललिता भगिनी द्वितीयं तां द्वितीया द्वितीया विभक्ति स्त्रीलिङ्गशब्द एकवचन. अत्र अत्र एकं पदमस्ति दिशम् इति पदम. दिशम् इति कीदृशं पदम्? दिशं गत्वा अत्र दिशम् इति पदस्य विषये कोऽपि वदति वा? अत्र उषा भगिनी प्रयत्नं करोतु. दिशं त्वा प्रत्ययः अस्ति. दिशः नपुंलिङ्गे, दिशा स्त्रीलिङ्गे, दिशं नपुंसकलिङ्गे. अत्र तां भगिनी लता भगिनी अपि च उषा भगिनी शृणोतु. अत्र किञ्चित् वदामि. अत्र उत्तमम्. अत्र तां सर्वे पश्यन्तु, अत्र तां दिशं गत्वा इति लिखितमस्ति. तां दिशं गत्वा, अत्र ताम् इति पदं दृष्ट्वा वयं सुलभतया अवगन्तुं शक्नुमः यत् दिश तत्र दिक् इति तत्र स्त्रीलिङ्गपदमस्ति. तां दिशं तत्र तां दिशम् अस्ति इति कृत्वा तत्र पदं दिशम् इति पदं स्त्रीलिङ्गपदमस्ति. अत्र दिश् तालव्यशकारान्तपदमस्ति. दिश् इति तालव्यशकारान्तपदं, किन्तु प्रथमाविभक्त्यन्तरूपं दिक् भवति. दिक् अथवा दिग् भवति. तत्र आरम्भे दिक् तत्र विकल्पेन रूपद्वयं सिद्ध्यति, दिक् अथवा दिग्. तत्र कीदृशं कार्यं भवति इत्युक्ते तत्र झलां जशोन्ते इति सूत्रेण तत्र वाक् वाग् शब्दवत् अत्रापि रूपद्वयं दिक् दिग्. तदनन्तरं तत्र अवसानावस्थायाम् अस्ति इति कृत्वा तत्र पदान्ते अस्ति इति कृत्वा तत्र चर्त्वं भवति. तेन दिग् एकं रूपं, दिक् अन्यत् रूपम् अस्ति. आहत्य एतत् पदं शकारान्तपदं, तस्य रूपाणि दिक् दिशौ दिशः, दिशं दिशौ दिशः, दिशा दिग्भ्याम् दिग्भिः एतादृशानि दिग्भ्यां दिग्भिः एतादृशानि रूपाणि सिद्ध्यन्ति. आहत्य अत्र विषयः तु दिक् इति पदं शकारान्तपदम् दिक् अपि अस्ति, दिग् अपि अस्ति. ललिता भगिनी कृपया म्यूट् करोतु, भवत्याः दूरवाण्यां बहु ध्वनिः अस्ति. यस्य पार्श्वे बहु ध्वनिः अस्ति कृपया म्यूट् कुर्वन्तु, अत्र बहु ध्वनिः अस्ति. अनन्तरम् अत्र सुजाता सर्वे म्यूट् मे म्यूट् मध्ये तिष्ठन्तु. यस्य क्रमः आयाति स एव वदति चेत् इतोपि सम्यक् भवति. सुजाता भगिनी भवती अग्रिमं वाक्यं वदतु. भगिनि, सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. सर्वे सर्वनामपदमस्ति. प्राणिनः एकवचनं प्राणिनः. अत्र पश्यतु भगिनि, अत्र पश्यतु, सर्वे सर्वे यथा भवति बहुवचनं सर्वनामपदं, किन्तु प्राणिनः प्राणिनः इति प्राणी इति नकारान्तपदमस्ति. तस्य बहुवचनरूपं प्राणिनः. अत्र अत्र किं वक्तव्यम् इत्युक्ते सर्वे प्राणिनः. तत्र प्राणी इति पदस्य प्रातिपदिकं प्राणिन्, किन्तु प्रथमाविभक्ति एकवचनरूपं प्राणी इति अस्ति. इत्युक्ते अत्र किं वक्तव्यं, यस्य प्राणाः सन्ति सः प्राणी, यस्य प्राणाः सन्ति सः प्राणी इति भवति. अत्र इनि प्रत्ययान्तरूपम् अस्ति. यथा शरीरी इति पदमस्ति, यस्य शरीरमस्ति सः शरीरिन्, तत्र शरीरी इति अपि इनि प्रत्ययान्तरूपं, तस्य प्रातिपदिकमपि शरीरिन् इति भवति. अत्र तु अत्र प्रातिपदिकं प्राणिन्, प्राणी इव एव शरीरी इति पदमस्ति. आहत्य सर्वे सर्वे किं कुर्वन्ति, तं कुतूहलेन निरीक्षन्ते. कं निरीक्षन्ते, प्राणिनः निरीक्षन्ते. अत्र तम् इति लिखितमस्ति, तम् इत्युक्ते कम्? सर्वे प्राणिनः. आम्, अस्मिन् वाक्ये सर्वे प्राणिनः इति कर्तृपदम्. भीमसेनं तम् इत्युक्ते भीमसेनं. भीमसेनं कुतूहलेन तृतीया विभक्ति, कुतूहलेन निरीक्षन्ते. नी उपसर्ग ईक्षन्ते. निर् उपसर्गपूर्वकः ईक्षधातोः रूपमेव. अत्र निरीक्षन्ते, अत्र तु निरीक्षन्ते इत्युक्ते अत्र पश्यन्तः सन्ति इति वक्तुं शक्यते. इत्युक्ते प्राणिनः निरीक्षन्ते. अत्र प्राणिनः अत्र कुतूहलेन, कुतूहलं कुतूहलम् इत्युक्ते क्यूरियासिटि. अत्र कुतूहलेन इति भाववाचकतृतीया इति वदामः. अत्र कुतूहली इति पदमस्ति, यस्य अथवा यस्मिन् कुतूहलमस्ति सः कुतूहली. एते सर्वे प्राणिनः कुतूहलिनः भवन्ति इति अपि वक्तुं शक्यते. कुतूहली इति पदं पुंलिङ्गपदमस्ति, तस्य बहुवचनरूपं कुतूहलिनः इति पदमपि भवति. यस्य कुतूहलमस्ति सः कुतूहली. तथा एव बलरामस्य नाम अस्ति हली, यस्य आयुधं हलं, हलः, सः हली. तथा एव अत्र कुतूहली इति पदमपि निर्मातुं शक्यते. इत्युक्ते अत्र सर्वे प्राणिनः कुतूहलिनः भवन्ति, कुतूहलिनः भूत्वा निरीक्षन्ते. निरीक्षन्ते इत्युक्ते अब्सर्विङ्ग्ते. उत्तमं. अधुना भूमा भगिनी भवती पठतु अग्रिमं वाक्यं. भगिनी कुतूहलपदं कथम् आयाति भगिनी? कुतूहल दृष्ट्वा वदतु भवती एव. क्षम्यतां भगिनि, मया गन्तव्यं, क्षम्यताम्. अस्तु, चिन्ता मास्तु भगिनि, धन्यवादः. उत्तमा कक्षा, उत्तमा कक्षा भगिनि. मृगयति पूर्वस्मिन् वाक्ये वदतु मृगयते इत्युक्ते मृगयते इत्युक्ते अन्वेषणं करोति, अन्वेषणं करोति. गन्धमादनपर्वते सर्वत्र अन्वेषणं करोति इति अर्थः. आल्सो भगिनी मृगपद कौतुकमयः मृत्युं गमयति, मृत्यु गच्छति, मृत्यु टुवर्ड्स् मृत्यु गमयति. दट्स् वै मृग इट् सीम्स्. अहं न दृष्टवती, किन्तु अहं मृगयते इत्युक्ते अत्र तु अत्र अस्मिन् वाक्ये yes because all the mrugas they keep doing anveshana, no, always for their prey, so that is also one meaning. Here that is the one that I just told you, the interesting part about mruga, that word mrutyum gamayati iti mrugaha, it seems somebody had told me. अस्तु, चिन्ता मास्तु, उत्तमम्. अग्रे भूमा भगिनी भवती वदतु अग्रे किमस्ति. अग्रे गतः भीमसेनः कदलीवनम् आलोकते. अग्रे गतः, गतः शतरन्तपदं. अग्रे, अग्रे गतः भगिनी, गतः इति क्तान्तपदं, गं धातोः गत. उत्तमं, क्तान्तरूपम्. उत्तमम्, अग्रे वदतु. अकारान्त पुल्लिङ्गः एकवचनं. कदलीवनं द्वितीयविभक्ति. कदलीवनं समस्तपदम्. उत्तमीवनः, कदलीवनं, वनम् इति, वनमिति नपुंसकलिङ्गपदमेव वनं. इत्युक्ते अत्र कदलीवनम् इत्युक्ते तत्र तस्मिन् वने तादृशाः वृक्षाः भवन्ति इति कृत्वा तत्र कदलीफलम् इत्यस्य अन्यनाम अस्ति रम्भाफलम्. इत्युक्ते कदली इति एकः फलविशेषः. अत्र कदलीफलं, रम्भाफलं, बन इत्युक्ते बनाना गार्डन् इति वक्तुं शक्यते. अन्यनाम तु रम्भाफलम् इति वक्तव्यम्. अग्रे भीमसेनः कदलीवनं, तस्य नाम रम्भाफलम् इति किमर्थम् उक्तम् इति अहं न जानामि, किन्तु तस्य अन्यनाम तु रम्भाफलं, कदलीफलम् इत्यस्य अन्यनाम. अग्रे आलोकते वदतु. आ उपसर्गपूर्वक लुक् धातु वा? लुक् धातु, लुक् धाति. आलोकते, आलोकते इत्युक्ते सः सर्वत्र पश्य, वनं पश्यति. अत्र कदलीवनमिति कर्मपदमस्ति. अग्रे पठतु. तत्र हनुमान् निद्रावशगः आसीत्. तत्र हनुमान् निद्रावशगः, हनु आञ्जनेय तत्र आसन् निद्रावशः, निद्रा गच्छतः. अत्र किञ्चित् वदामि हनुमान् इति पदस्य विषये. अत्र हनुः इति एकं पदमस्ति, उकारान्तपदमस्ति. अत्र हनुः उकारान्तपदमस्ति, हनुः अस्य अस्ति इति कृत्वा हनुमान् इति मतु प्रत्ययान्तरूपमस्ति. इत्युक्ते अत्र मतुप् इति एकः प्रत्ययः अस्ति, यथा गुणवान् धनवान् तथा एव अत्र हनुमान्. किमर्थम् अत्र मा इति मकारं किमर्थम् आगतम् इत्युक्ते, तत्र गुण इत्यस्मिन् पदे अकारः अस्ति इति कृत्वा तत्र वान् वती वत् इत्यादीनि रूपाणि सम्भवन्ति मतुप्रत्ययान्तरूपेषु. हनुः इति पदम् अकारान्तं नास्ति, ऊकारान्तमस्ति इति कृत्वा हनुमत् इति प्रातिपदिकं सिद्ध्यति, पुंलिङ्गे हनुमान् इति रूपं सिद्ध्यति, किन्तु स्त्रीलिङ्गे हनुमति इति रूपमपि निर्मातुं शक्नुमः. यस्य हनुः अस्ति सः हनुमान् मतु प्रत्ययान्तरूपम्. अपि च निद्रावशगः इति इत्युक्ते निद्रायाः वशं गच्छति. निद्रावशम् इत्युक्ते वशगः इत्युक्ते वशीभूतः, निद्रायाः अधीनः उत्तमम्. अत्र निद्रायाः वशं गच्छति इति वक्तुं शक्यते. आसीत् किञ्चित् वदतु. आसीत् आसीत् अस् धातु लङ्लकारः प्रथमपुरुष एकवचनं उत्तमम्. सः अधुना कथायां किम् अभवत्, भीमसेनः कदलीवनम् आलोकते तदा हनुमान् निद्रावशगः आसीत्. तदा सः स्वर्गद्वारम् आवृत्य शेते स्म. सः आञ्जनेयः हनुमान् स्वर्गद्वारं समस्तपदमेव. स्वर्गद्वारं द्वारम् आवृत्य, स्वर्गद्वारं द्वितीया विभक्ति, आवृत्य आ उपसर्गपूर्वक वृत् धातु वा उत्तमं धातु लेबन्तपदम्. अत्र धातुः वृणोति वा नो चेत् वृत् धातुः वा वर्तते इति धातुः वा वर्तते वर्तते न भगिनि, वृ धातु अस्ति, वृण् आवरणे आवरणे वृण् उभयपति सकर्मक वरति वारयति वरतः. भगिनी अत्र अपि च वरति अपि च वारयति द्वि पदम् अस्ति. वरति वारयति सः वारयतः वरन्ति वारयन्ति इति अस्ति भगिनि. आवृत्य आवृत्य ल्यबन्तरूपमेव, किन्तु आवृणोति इति पदमपि अस्ति. इत्युक्ते कवरिङ्ग् इत्यस्मिन् अर्थे अस्ति, सः द्वारम् आवृत्य तिष्ठति. इत्युक्ते सः आञ्जनेयः स्वर्गद्वारम् आवृत्य ल्यबन्तरूपं, किन्तु धातुः सम्यक्तया द्रष्टव्यम्. आवरणे टु कवर् इति दत्तमस्ति. आवरणे टु कवर् आवृत्य तिष्ठति. अत्र आवृत्य शेते स्म इति लिखितमस्ति. उत्तमम्. अत्र स्वर्ग स्वर्गः इति पदमस्ति. स्वर्गः इत्यस्मिन् पदेवस्य विषये अमरकोशे प्रथमं श्लोकं पठामश्चेत् तत्र कोऽपि वदति वा, अमरकोशे प्रथमः श्लोकः कः? तत्र स्वरव्ययं स्वर्गना कः त्रिदवः त्रिविशालयाः द्यो दिवौ द्वे स्त्रियां क्लीबे त्रिविष्ठपम् इति लिखितमस्ति. इत्युक्ते तत्र एतानि सर्वाणि पदानि स्वर्ग इति पदस्य पर्यायवाचकपदानि सन्ति. अपि च अत्र अग्रे सूर्यकुमारी भगिनी भवती पठतु अग्रे. भगिनि, भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते. भीमसेनः प्रथमविभक्ति एकवचनं. तस्य समीपं हनुमानस्य समीपं गत्वा. अत्र भगिनि अत्र हनुमतः कथं वक्तव्यं? हनुमतः इति वक्तव्यं. किमर्थम् इत्युक्ते हनुमत् इति पदं तकारान्तपदमस्ति इति कृत्वा हनुमतः समीपं गत्वा सिंहनादं कुरुते सिंहनाद एव शब्दं कुरुते कुरुते उत्तमम्. अत्र क्रूधातोः रूपमस्ति सिंहनादः. सिंहनादः इत्युक्ते तत्र सिंहस्य नादः इव नादः इति वक्तव्यं. सः सिंहनादं कृतवान् भीमसेनः. Why have they used Simhanadam instead of Garjana? It means the same thing, no? Samyak eva. Simhasya nadaha iva nadaha. Tadrusham shabdam krutavan. Garjati is a... Anya Simha pranina haapi garjanti is a... Simha eva. Simha iva. इत्युक्ते साधारणतया युद्धे यदा योद्धॄणां रणोत्साहः भवति तस्मिन् सन्दर्भे योद्धारः तादृशं रवं कुर्वन्ति. इत्युक्ते रवः इति पदमपि नादः इत्यस्मिन् अर्थे अस्ति. यः रवः क्रियते युद्धसमये योद्धॄणां रणोत्साहसन्दर्भे यादृशं नादं कुर्वन्ति सः एव तत्र सिंहनादः इति वक्तुं शक्यते. भीमसेनः तस्य समीपं गत्वा सिंहनादः नादं कुरुते. तत्र क्रूधातुः सकर्मकः अस्ति इति कृत्वा तत्र सिंहनादम् इति कर्मपदं लिखितमस्ति. पूर्वस्मिन् वाक्ये तत्र निद्राति इत्यस्मिन् अर्थे तत्र शयनं करोति. शेते तत्र पर्यायवाचकपदानि शेते निद्राति. निद्राति इत्यस्मिन् तत्र द्रा इति धातुः अस्ति. अपि च अत्र अग्रे गन्तव्यं. गीताञ्जलि भगिनी शीघ्रं समापयामः. पठतु अग्रे भगिनी अस्ति वा? नो चेत् अत्र इतोपि सा न पठितवती. अरविन्द महोदय भवान् पठति वा? अहं न पठामि. पठतु. तदा हनुमान् लोचने ईषद् आमिल्य उन्मील्य मयते मयते इति आत्मने प्रथमपुरुष एकवचनं क्रियापदं किं स्मयति हनुमान् स्मयति किम्? अत्र लोचने इति लोचने इति पदमस्ति. लोचने इति पदस्य वचनं किं, लिङ्गं किं, विभक्तिः का? लोचनम् अकारान्त नपुंसकलिङ्ग द्विवचन प्रथम द्विवचनम् अहं मन्ये. अत्र तु द्विवचनम् इत्युक्ते अत्र उन्मील्य इति ल्यबन्तपदमस्ति. उत् उपसर्गपूर्वकः मील् धातुः ल्यबन्तरूपम् अस्ति. उन्मील्य किम् उन्मील्य? लोचने उन्मील्य. अत्र लोचने इति पदं द्वितीयविभक्ति रूपमस्ति, द्विवचनरूपम्. अत्र लोचनं लोचने लोचनानि. लोचनम् इत्युक्ते नेत्रम् अथवा चक्षुः. क्षम्यतां भगिनी, भग्नं जाता. लोचते तत्र पश्यति अनेन इति लोचनम् इति. तत्र लोचनम् इति ल्युडन्तपदमस्ति. यथा भगिन्या उक्तं लोचनम् इति अकारान्त नपुंसकलिङ्गपदं ल्युडन्तपदं. लोचने अत्र ईषद् इति लिखितमस्ति. वदतु. ईषत् इति अस्मिन् अर्थे एव अव्ययम् इति चिन्तयामि. तस्मिन्नेव अर्थे अन्यानि पदानि अहं दृष्टवती. ईषद् इत्युक्ते किञ्चित् अल्पं स्वल्पं मनाक् मनाक् इत्युक्ते एतेषाम् अर्थः तु समानः. किञ्चित् किञ्चित् इत्युक्ते ईषत् मनाक् उन्मील्य इति पदमस्ति. तस्य उन्मील्य अर्थः कः भगिनि अरुणा भगिनि? ऊर्ध्वं सूचित्वा ओपन् इत्युक्ते अधोभागं न दृश्यते ऊर्ध्वम् एव. अत्र किं लिखितमस्ति? हनुमान् लोचने उन्मील्य स्मयते इत्युक्ते सः नेत्रद्वयम् उन्मील्य इत्युक्ते हि ओपेन्ड् द ऐस् ओपन् ओपेन् ओपेन् इत्यस्य विपरीतार्थपदं निमील्य उन्मील्य इति ओपेन् क्लोस् इति वदामश्चेत् निमील्य. चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः. चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः. उत्तमं. उन्मीलितम् अत्र तस्मिन् श्लोके उन्मीलितम् इति लिखितमस्ति. अत्र तु उन्मील्य निमील्य इति पदमस्ति. स्मयते इति पदमस्ति. स्मयते इत्युक्ते स्मयते भूवादिगणे अकर्मकः अत्वनेपदी अनित् अहम् अष्टाध्यायी पश्यामि. इत्युक्ते अत्र उत्तमम्. अत्र अयं धातोः प्रसङ्गे किञ्चित् ज्ञातव्यम्. अत्र भगिन्या उक्तम् अत्र श्मिङ् श्मिङ् इति लिखितमस्ति. अत्र अन्ते कवर्गीय अन्तिमव्यञ्जनं ञकारः अस्ति इति कृत्वा सः धातुः आत्मनेपदी धातुः भवति. तदर्थमेव अनुदात्तनित आत्मनेपदम् इति सूत्रेण अयं धातुः श्मिङ् इति धातुः आत्मनेपदी धातुः भवति. अपि च अत्र प्राकृतिककार्याणि नाम्ना किञ्चित् कार्यं भवति. इत्युक्ते मूलधातुतः स्मि इति धातुः आदौ अयं धातुः मूर्धन्यषकारादिधातुः. तदर्थमेव श्मिङ् इति लिखितमस्ति. तत्र धात्वादेः शः सः इति एकं प्राकृतिकं कार्यं भवति. तेन औपदेशिकधातुतः लौकिकधातुः स्मि इति आयाति. तस्य रूपमेव स्मयते. स्मयते इत्युक्ते हसति इति अर्थः नास्ति, किन्तु किञ्चित् ईषत् किञ्चित् उत्तमं. मन्दहासः इति पदमस्ति. उत्तमम्. अग्रे अत्र शुभदा भगिनी भवती अस्ति वा? आं भगिनि. भवती पठतु. ततः भाषते च किमर्थं सुखसुप्तं मा प्रबोधयसि? त्वं कः? किमर्थम् आगतः? एषः देवलोकस्य मार्गः वर्तते. अत्र मनुष्याणां प्रवेशाय अनुमतिः न च न विद्यते इति. सो ततः भाषते च भाषते इति वदति. भाष धातु प्रथमपुरुष एकवचन. ततः देन् लैक् अनन्तरं भाषते च एण्ड् सो किमर्थं सुखसुप्तं मां प्रबोधयसि? सुखसुप्तं सुखसुप्तं अहं सुखेन निद्रामि. इत्युक्ते अत्र किञ्चित् वदामि भगिनि. अत्र सुखसुप्तः तत्र सुप्त इति पदमस्ति. सुप्त इति पदमपि क्तान्तपदमस्ति. तत्र स्वप् धातोः क्तान्तरूपं सुप्त. सुखेन सुप्तः सुखसुप्तः इत्युक्ते कम्फर्टेबलि स्लीपिङ्ग्. सः हनुमान् सुखसुप्तः. अत्र किमर्थं सुखसुप्तं मां प्रबोधयसि इति वदति. प्रबोधयसि इत्युक्ते किमर्थं भवान् जागरयति मां जागरयति माम् उत्थापयति इति सः पृच्छति. तत्र जागृधातोः रूपमेव जागर्ति. लट्लकाररूपं जागर्ति किन्तु निजन्तरूपं जागरयति. किमर्थं मां जागरयति? अहं निद्राणवान्. पश्यन्तु साधारणतया पठधातोः क्तवत्वन्तरूपं पठितवान् इति भवति. किन्तु अत्र निद्रितवान् इति रूपम् असाधु. तत्र किं वदामः? निद्राणवान्. तत्र भूतकालार्थे क्तवत्रूपं योजयित्वा वक्तुं शक्नुमः, क्तान्तरूपं योजयित्वापि वक्तुं शक्नुमः. अत्र क्तवत्वन्तरूपम् अहं निद्राणवान् अथवा अहं शयितवान्, अहं निद्रावशगः अस्मि, अहं निद्रावशगः आसम्, अहं निद्रां कृतवान् एतादृशानि. अहं शयानः आसन्, क्षम्यताम् आसम् इति वक्तव्यं. तत्र शयानः इति पदं शाणजन्तरूपं, निद्राणवान् इति क्तवत्वन्तरूपम् अथवा शयितवान्. एतानि सर्वाणि पदानि वयं योजयित्वा भिन्नभिन्नरीत्या वाक्यरचनां कर्तुं शक्नुमः. अत्र बुद्धधातोः रूपमेव बोधयति. किन्तु अत्र त्वं मध्यमपुरुष एकवचनरूपं दत्तमस्ति. किमर्थं प्रबोधयसि भवान्? त्वं कः? किमर्थम् आगतः अत्र? इतोपि वदतु. एषः देवलोकस्य मार्गः वर्तते. देवलोकस्य देवस्य लोकः इति देवलोकः. सो समस्तपद. सो देवलोकः देवलोकस्य. सो मार्ग अस्य मार्ग देवस्य लोकस्य इति वर्तते इति तिष्ठति और अस्ति. एषः देवलोकस्य मार्गः अस्ति. अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते. मनुष्याणां इस् षष्ठी बहुवचन. प्रवेशाय इस् अगेन् लबन्त फोर् प्रवेशाय. उत्तमम्. इत्युक्ते प्रवेशाय इत्यस्मिन् स्थाने प्रवेशार्थं. इत्युक्ते प्रवेशं कर्तुं प्रवेशार्थं. चतुर्थी विभक्ति एकवचनं प्रवेशाय. किमर्थम् अत्र मनुष्याणां प्रवेशाय अनुमतिः नास्ति इति वदति सः. उत्तमम्. इतोपि वक्तुमिच्छति वा? तदा भीमसेनः ब्रूते, अहं कुन्तीपुत्रः भीमसेनः, एतेन मार्गेण गन्तुम् इच्छामि, त्वम् उत्तिष्ठ, मार्गं प्रयच्छ इति. सो भीमसेनः वदति, अहं कुन्तीपुत्रः भीमसेनः, अहं कुन्त्याः पुत्रः भीमसेनः, एतेन मार्गेण गन्तुम् इच्छामि. मार्गेण तृतीया विभक्ति प्रथम एकवचन. सो मार्गं नपुंसकलिङ्गि. शब्दः नपुंसकलिङ्गिपदं भगिनी भगिनी अत्र अत्र पदं मार्गः अस्ति, किञ्चित् वदामि. मार्गः मार्गः इति पुंलिङ्गपदं, तस्मिन् एव अर्थे बहूनि पदानि सन्ति. पथः इति एकं पदमस्ति, मार्गः पुंलिङ्गपदं. पन्था इति एकं पदमस्ति, इतोपि नूतनं पदं वर्त्मन् इति नकारान्तपदमस्ति. वर्त्मन् इति नकारान्तप्रातिपदिकस्य प्रथमाविभक्त्यन्तरूपं वर्त्म. वर्त्म इत्युक्ते मार्गः. अत्र तु मार्गः इति पुंलिङ्गपदमस्ति. अत्र प्रयच्छ इति कीदृशं पदं प्रयच्छ? प्रयच्छ, यच्छ इस् दा यच्छ, दट् इस् टु गिव् यच्छति, यच्छ यच्छति. सो मार्गं प्रयच्छ. सो ऐ थिङ्क् लोट्लकर् प्रयच्छ. तत्र धातोः प्रसङ्गे तस्मिन् एव प्रसङ्गे तत्र धातोः डुदाम् इति औपदेशिकधातुः डुदाम् अस्ति, दाधातोः रूपं. तत्र यच्छ इति तत्र एकं सूत्रमस्ति, तेन सूत्रेण यच्छ आदेशः भवति दाधातोः प्रसङ्गे एव. किन्तु वयं दाधातुमेव स्वीकृत्य वक्तुमिच्छामश्चेत् अत्र समानार्थकं पदं देहि इति भवति. लोट् लकारः मध्यमपुरुषे एकवचनरूपं, दाधातोः रूपं देहि इत्युक्ते मार्गं देहि प्रयच्छ. अत्र यच्छतु इति प्रथमपुरुष, यच्छतु ददातु. अत्र अहं चिन्तयामि एकं विशिष्टं सूत्रमस्ति, तेन सूत्रेण अत्र दा स्थाने यच् आदेशः भवति. पाघ्राध्वास्थ इति एकं सूत्रमस्ति तत्र, तेन दीर्घसूत्रेण यच्छ आदेशः भवति. अत्र त्वम् उत्तिष्ठ, उत्तिष्ठ इति कीदृशं पदम्? उत् उपसर्गपूर्वकः साधातोः रूपमस्ति. उत्तिष्ठ अपि लोट् लकारः मध्यमपुरुषे एकवचनरूपम् अस्ति. अपि च तस्मात् पूर्वं ब्रूते इत्यस्मिन् सन्दर्भे वयं गते सप्ताहे एव वयं दृष्टवन्तः, तत्र ब्रू धातुः उभयपदी धातुः, अपि च तस्य रूपाणि अत्र अत्र आत्मनेपदिरूपं दत्तमस्ति, ब्रूते इति लिखितमस्ति. किन्तु तस्य परस्मैपदिरूपम् अपि अस्ति, ब्रवीति इति आत्मनेपदिरूपं. व्यक्तायां वाचि ब्रू धातुः, तत्र ब्रूणि इति धातुः, तत्र उभयपदी धातुः भवति. आहत्य अद्य वयं बहु समीचीनतया चिन्तनं कृतवन्तः, अत्र स्थगयाम. अग्रिमे सप्ताहे कथायाः विषये इतोपि नूतनान् विषयान् ज्ञातुं प्रयत्नं करिष्यामः. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः.